कृष्णयजुर्वेदतैत्तिरीयशाखायाम् प्रथमकाण्डे चतुर्थप्रपाठकस्य घनपारायणप्रारम्भः। आददे दद आददे ग्रावा ग्रावा दद आददे ग्रावा ग्रावा ग्रावा ददे ग्रावा अस्यसि ग्रावा ददे ग्रावासि ग्रावास्यसि ग्रावा ग्रावास्यध्वर कृदध्वर कृदसि ग्रावा ग्रावास्यध्वर कृतो अस्यध्वर कृदध्वर कृदस्यस्यध्वर कृद्देवेभ्यो देवेभ्यो अध्वर कृदस्यस्यध्वर कृद्देवेभ्यः अध्वर कृद्देवेभ्यो देवेभ्यो अध्वर कृदध्वर कृद्देवेभ्यो गम्भीरं गम्भीरं देवेभ्यो अध्वर कृदध्वर कृद्देवेभ्यो गम्भीरम् अध्वर कृदित्यध्वरा कृत देवेभ्यो गम्भीरं गम्भीरं देवेभ्यो देवेभ्यो गम्भीरमिममिमं गम्भीरं देवेभ्यो देवेभ्यो गम्भीरमिमम् गम्भीरमिममिमं गम्भीरं गम्भीरमिममध्वरमध्वरमिमं गम्भीरं गम्भीरमिममध्वरम् इममध्वरमध्वरमिममिममध्वरं गृधि गृध्यध्वरमिममिममध्वरं गृधि अध्वरं गृधि गृध्यध्वरमध्वरं गृध्युत्तमेनोत्तमेन गृध्यध्वरमध्वरं गृध्युत्तमेन गृध्युत्तमेनोत्तमेन गृधि गृध्युत्तमेन पविना पविनोत्तमेन गृधि गृध्युत्तमेन पविना उत्तमेन पविना पविनोत्तमेनोत्तमेन पविनेन्द्रायेन्द्राय पविनोत्तमेनोत्तमेन पविनेन्द्राय तमेनेत्युतु तमेन पविनेन्द्रायेन्द्राय पविना पविनेन्द्राय सोमगुं सोममिन्द्राय पविना पविनेन्द्राय सोमम् इन्द्राय सोमगुं सोममिन्द्रायेन्द्राय सोमगुं सुषुतगुं सुषुतगुं सोममिन्द्रायेन्द्राय सोमगुं सुषुतम् इन्द्रायेन्द्रायवत इन्द्रायेन्द्रायवत इन्द्रायेन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्रायवत इन्द्र आदित्यवत आदित्यवत इन्द्राय त्वात्मेन्द्रायादित्यवत आदित्यवत इन्द्राय त्वादित्यवत इत्यादित्यावते इन्द्राय त्वात्मेन्द्रायेन्द्राय त्वा विश्वदेव्यावते विश्वदेव्यावते त्वेन्द्रायेन्द्राय त्वा विश्वदेव्यावते त्वा विश्वदेव्यावते विश्वदेव्यावते त्वा त्वा विश्वदेव्यावते स्वात्रा स्वात्रा विश्वदेव्यावते त्वा त्वा विश्वदेव्यावते स्वात्रा विश्वदेव्यावते स्वात्रा स्वात्रा विश्वदेव्यावते विश्वदेव्यावते स्वात्रास्थस्थ स्वात्रा विश्वदेव्यावते विश्वदेव्यावते स्वात्रास्थ विश्वदेव्यावत इति विश्वदेव्यावते स्वात्रास्थस्थ स्वात्रा स्वास्थस्थ वृत्रतुरो वृत्रतुरस्थ स्वात्रा स्वात्रास्थ वृत्रतुरः स्थ वृत्रतुरो वृत्रतुरस्थस्थ वृत्रतुरो राधो गुर्ता राधो गुर्ता वृत्रतुरस्थस्थ वृत्रतुरो राधो गुर्ता वृत्रतुरो राधो गुर्ता राधो गुर्ता वृत्रतुरो वृत्रतुरो राधो गुर्ता अमृतस्य अमृतस्य राधो गुर्ता वृत्रतुरो वृत्रतुरो राधो गुर्ता अमृतस्य वृत्रतुर इति वृत्रतुरः राधो गुर्ता अमृतस्य अमृतस्य राधो गुर्ता राधो गुर्ता अमृतस्य पत्नी पत्नीरमृतस्य राधो गुर्ता राधो गुर्ता अमृतस्य पत्नीः राधो गुर्ता इति राधः गुर्ताः अमृतस्य पत्नी पत्नीरमृतस्य अमृतस्य पत्नीस्तास्ताः पत्नीरमृतस्य अमृतस्य पत्नीस्ताः पत्नीस्तास्ताः पत्नीः पत्नीस्ता देवीर्देवीस्ताः पत्नीः पत्नीस्ता देवीः देवीर्देवीस्तास्ता देवीर्देवत्रा देवत्रा देवीस्तास्ता देवीर्देवत्रा देवीर्देवत्रा देवत्रा देवीर्देवीर्देवत्रे ममिमं देवत्रा देवीर्देवीर्देवत्रेमम् देवत्रेममिमं देवत्रा देवत्रेमं यज्ञं यज्ञमिमं देवत्रा देवत्रेमं यज्ञम् देवत्रेति देवात्रा यज्ञं यज्ञमिममिमं यज्ञं धत्त धत्त यज्ञमिममिमं यज्ञं धत्त यज्ञं धत्त धत्त यज्ञं यज्ञं धत्तोपहूता उपहूता धत्त यज्ञं यज्ञं धत्तोपहूतापहूता उपहूता धत्त धत्तोपहूता सोमस्य सोमस्योपहूता धत्त धत्तोपहूता सोमस्य उपहूता सोमस्य सोमस्योपहूता उपहूता सोमस्य पिबत पिबत सोमस्योपहूता उपहूता सोमस्य पिबता उपहूता इत्युपहूताः सोमस्य पिबत पिबत सोमस्य सोमस्य पिबतोपहूत उपहूतः पिबत सोमस्य सोमस्य पिबतोपहूतः पिबतोपहूत उपहूतः पिबत पिबतोपहूतो युष्माकं युष्माकमुपहूतः पिबत पिबतोपहूतो युष्माकम् उपहूतो युष्माकं युष्माकमुपहूत उपहूतो युष्माकगुं सोम सोमो युष्माकमुपहूत उपहूतो युष्माकगुं सोमः उपहूत इत्युपहूतः युष्माकगुं सोम सोमो युष्माकं युष्माकगुं सोमः पिबत पिबत सोमो युष्माकं युष्माकगुं सोमः पिबतु सोमः पिबत पिबत सोम सोमः पिबत यद्यत् पिबत सोम सोमः पिबत यत् पिबतु यद्यत् पिबतु पिबतु यत्ते ते यत् पिबतु पिबतु यत्ते ते ते यद्यत्ते सोम सोम ते यद्यत्ते सोम ते सोम सोम ते सोम दिवि दिवि सोम ते सोम दिवि सोम दिवि दिवि सोम सोम दिवि ज्योतिर्ज्योतिर्दिवि सोम सोम दिवि ज्योतिः दिवि ज्योतिर्ज्योतिर्दिवि दिवि ज्योतिर्यद्यज्योतिर्दिवि दिवि ज्योतिर्यत् ज्योतिर्यद्यज्ज्योतिर्ज्योतिर्यत् पृथिव्यां पृथिव्यां यज्ज्योतिर्ज्योतिर्यत् पृथिव्यां पृथिव्यां पृथिव्यां यज्यत् पृथिव्यां यज्यत् पृथिव्यां यज्यत् पृथिव्यां यत् पृथिव्यां यद्यत् पृथिव्यां पृथिव्यां यदुरावरौ यत् पृथिव्यां पृथिव्यां यदुरौ यदुरावरौ यद्यदुरावन्तरिक्षेन्तरिक्ष उरौ यद्यदुरावन्तरिक्षे उरावन्तरिक्षेन्तरिक्ष उरावुरावन्तरिक्षे तेन तेनान्तरिक्ष उरावुरावन्तरिक्षे तेन अन्तरिक्षे तेन तेनान्तरिक्षेन्तरिक्षे तेनास्मा अस्मै तेनान्तरिक्षेन्तरिक्षे तेनास्मै तेनास्मा अस्मै तेन तेनास्मै यजमानाय यजमानायास्मै तेन तेनास्मै यजमानायास्मै यजमानाय यजमानायास्मा अस्मै यजमानायोरुर्यजमानायास्मा अस्मै यजमानायोरु यजमानायोरुर्यजमानाय यजमानायोरुयजमानाय यजमानायोरुराजारुराया रायोरुराया क्रुधि क्रुधिरायोरुराया क्रुधि राजा क्रुधि क्रुधिराजा राजा क्रुध्यध्यधि क्रुधिराजा राजा क्रुध्यधि क्रुध्यध्यधि क्रुधि क्रुध्यधि दात्रे दात्रेधि कृधि क्रुध्यधि दात्रे धात्रे धात्रे धात्रे ध्यधि धात्रे वोचो वोचो धात्रे ध्यधि धात्रे वोचः धात्रे वोचो वोचो धात्रे धात्रे वोचो धिषणे धिषणे वोचो धात्रे धात्रे वोचो धिषणे वोचो धिषणे धिषणे वोचो वोचो धिषणे वीडु वीडु धिषणे वोचो वोचो धिषणे वीडु धिषणे वीडु वीडु धिषणे धिषणे वीडु सती सती वीडु धिषणे धिषणे वीडु सती धिषणे इति धिषणे वीडु सती सती वीडु वीडु सती वीडयेथा गुं सती वीडु वीडु सती वीडयेथा वीडु इति वीडु सती वीडयेथां वीडयेथा गुं सती सती वीडयेथा मूर्जमूर्जं वीडयेथा गुं सती सती वीडयेथा मूर्जम् सती इति सती वीडयेथा मूर्जमूर्जं वीडयेथां वीडयेथा मूर्जं दधाथां दधाथा मूर्जं वीडयेथां वीडयेथा मूर्जं दधाथा मूर्जं दधाथां दधाथा मूर्जमूर्जं दधाथा मूर्जमूर्जं दधाथा मूर्जमूर्जं दधाथा मूर्जं दधाथा मूर्जमूर्जं दधाथां दधाथा मूर्जं मे म ऊर्जं दधाथां दधाथा मूर्जं मे ऊर्जं मे म ऊर्जमूर्जं मे धत्तं धत्तं म ऊर्जमूर्जं मे धत्तं मे धत्तं धत्तं मे धत्तं माम धत्तं मे धत्तं माम धत्तं धत्तं मावां वां मा धत्तं धत्तं मावां मावां वां माम वागुं हिगुं शिशगुं हिगुं शिशं वां माम वागुं हिगुं शिशं वागुं हिगुं शिशगुं हिगुं शिशं वां वागुं हिगुं शिशं माम हिगुं शिशं वां वागुं हिगुं शिशं मा हिगुं शिशं माम हिगुं शिशगुं हिगुं शिशं माम माम हिगुं शिशगुं हिगुं शिशं माम माम माम माम हिगुं शिष्टगुं हिगुं शिष्टं माम माम हिगुं शिष्टं मा हिगुं शिष्टगुं हिगुं शिष्टं माम हिगुं शिष्टं प्राक् प्राग् हिगुं शिष्टं माम हिगुं शिष्टं प्राग् शिष्टं प्राक् प्राग्घिगुं शिष्टगुं हिगुं शिष्टं प्राग पाग पाक् प्राग्घिगुं शिष्टगुं हिगुं शिष्टं प्राग पाक् प्राग पाग पाक् प्राग् प्राग पागु धगु धग पाक् प्राग् प्राग पागु धगु पागु धगु धग पाग पागु धग धराग धरागु धग पाग पागु धग धराग धग धराग धरागु धगु धग धराक्तास्ता अधरागु धगु धग धराक्ता धरास्तास्ता धरा धराक्तास्त्वा त्वाता अधराग धराक्तास्त्वास्त्वा त्वातास्तास्त्वा दिशो दिशस्त्वातास्तास्त्वा दिशः दिशो दिशस्त्वा त्वा दिशः दिशस्त्वा त्वा दिशः दिशो दिश आधावन्तु धावन्त्वा दिशो दिश आधावन्तु आधावन्तु धावन्त्वा धावन्त्वं बाम्ब धावन्त्वा धावन्त्वं बा धावन्त्वं बाम्ब धावन्तु धावन्त्वं बनिन्यम्ब धावन्तु धावन्त्वं बनि अम्बनिन्यं बाम्बनिश्वरस्वरन्यं बाम्बनिश्वराश्वरस्वरनिश्वरेति स्वरा ते ते यद्यत्रे सोम सोमते यद्यत्रे सोमा ते सोम सोमते ते सोमादाभ्यमदाभ्यगो सोमते ते सोमादाभ्यं सोमादाभ्यमदाभ्यगुं सोम सोमादाभ्यं नाम नामादाभ्यगुं सोम सोमादाभ्यं नामादाभ्यं नाम नामादाभ्यमदाभ्यं नाम जागृवि जागृवि नामादाभ्यमदाभ्यं नाम जागृवि नाम जागृवि जागृवि नाम नाम जागृवि तस्मै तस्मै जागृवि नाम नाम जागृवि तस्मै जागृवि तस्मै तस्मै जागृवि जागृवि तस्मै ते ते तस्मै जागृवि जागृवि तस्मै ते तस्मै ते ते तस्मै तस्मै ते सोम सोम ते तस्मै तस्मै ते सोम ते सोम सोम ते ते सोम सोमाय सोमाय सोम ते ते सोम सोमाय सोम सोमाय सोमाय सोम सोम सोमाय स्वाहा स्वाहा सोमाय सोम सोम सोमाय स्वाहा सोमाय स्वाहा स्वाहा सोमाय सोमाय स्वाहा स्वाहेति स्वाहा वाचस्पतये पतये वाचो वाचस्पतये पवस्व पवस्व पतये वाचो वाचस्पतये पवस्व पतये पवस्व पवस्व पतये पतये पवस्व वाजिन् वाजिन् पवस्व पतये पतये पवस्व वाजिन् पवस्व वाजिन् वाजिन् पवस्व पवस्व वाजिन् वृषा वृषा वाजिन् पवस्व पवस्व वाजिन् वृषा वृषा वृषा वाजिन् वाजिन् वृषा वृष्णो वृष्णो वृषा वाजिन् वाजिन् वृषा वृष्णः वृषा वृष्णो वृष्णो वृषा वृषा वृष्णो अगोषुभ्याम् अगोषुभ्याम् वृष्णो वृषा वृषा वृष्णो अगोषुभ्याम् वृष्णो अगुंशुभ्याम् अगुंशुभ्याम् वृष्णो वृष्णो अगुंशुभ्याम् गभस्ति भूतो गभस्ति भूतो अगुंशुभ्याम् वृष्णो वृष्णो अगुंशुभ्याम् गभस्ति भूतः अगुंशुभ्याम् गभस्ति भूतो गभस्ति भूतो अगुंशुभ्याम् अगुंशुभ्याम् गभस्ति भूतो देवो देवो गभस्ति भूतो अगुंशुभ्याम् अगुंशुभ्याम् गभस्ति भूतो देवः अगुंशुभ्यामित्यगुंशुभ्याम् गभस्ति भूतो देवो देवो गभस्ति भूतो गभस्ति भूतो देवो देवानां देवानां देवो गभस्ति भूतो गभस्ति भूतो देवो देवानां गभस्ति भूतो भूत इति गभस्ति भूतः देवो देवानां देवानां देवो देवो देवानां पवित्रं पवित्रं देवानां देवो देवो देवानां पवित्रं देवानां पवित्रं पवित्रं देवानां देवानां पवित्रमस्यसि पवित्रं देवानां देवानां पवित्रमसि पवित्रमस्यसि पवित्रं पवित्रमसि येषां येषामसि पवित्रं पवित्रमसि येषां येषां येषामस्यसि येषां भागो भागो येषामस्यसि येषां भागः येषां भागो भागो येषां येषां भागोऽस्यसि भागो येषां येषां भागोऽसि भागोऽस्यसि भागो भागोऽसि तेभ्यस्तेभ्योऽसि भागो भागोऽसि तेभ्यः असि तेभ्यस्तेभ्योऽस्यसि तेभ्यस्त्वाभ्योऽस्यसि तेभ्यस्त्वाभ्यस्त्वात्वातेभ्यस्तेभ्यस्त्वा स्वाङ्कृतस्वाङ्कृतस्त्वातेभ्यस्तेभ्यस्त्वा स्वाङ्कृतः स्वाङ्कृतस्वाङ्कृतस्त्वात्वा स्वाङ्कृतोऽस्यसि स्वाङ्कृतस्त्वात्वा स्वाङ्कृतोऽसि स्वाङ्कृतोऽस्यसि स्वाङ्कृतस्वाङ्कृतोऽसि मधुमतेर्मधुमतेरस्य स्वाङ्कृतस्वाङ्कृतोऽसि मधुमतीसि मधुमतेर्मधुमतेरस्यसि मधुमतेर्नो नो मधुमतेरस्यसि मधुमतेर्नः मधुमतेर्नो नो मधुमतेर्मधुमतेर्न इष इषो नो मधुमतेर्मधुमतेर्न इषः मधुमतेरिति मधुमतेः इषो नो न इषस्कृधि कृधीषो नो न इषस्कृधि इषस्कृधि कृधीष इषस्कृधि विश्वेभ्यो विश्वेभ्यस्कृधीष इषस्कृधि विश्वेभ्यः विश्वेभ्यो विश्वेभ्यस्कृधि कृधि विश्वेभ्यस्त्वा त्वा विश्वेभ्यस्कृधि कृधि विश्वेभ्यस्त्वा विश्वेभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वेन्द्रियेभ्य इन्द्रियेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वेन्द्रियेभ्यः त्वेन्द्रियेभ्य इन्द्रियेभ्यस्त्वा त्वेन्द्रियेभ्यो दिव्येभ्यो दिव्येभ्य इन्द्रियेभ्यस्त्वा त्वेन्द्रियेभ्यो दिव्येभ्यः दिव्येभ्यो दिव्येभ्यो दिव्येभ्य इन्द्रियेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यो दिव्येभ्य इन्द्रियेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यो दिव्येभ्यो दिव्येभ्यः पार्थिवेभ्यो मनो मनः पार्थिवेभ्यो दिव्येभ्यो दिव्येभ्यः पार्थिवेभ्यो मनः पार्थिवेभ्यो मनो मनः पार्थिवेभ्यः पार्थिवेभ्यो मनस्त्वात्मा मनः पार्थिवेभ्यः पार्थिवेभ्यो मनस्त्वा मनस्त्वात्मा मनो मनस्त्वाष्टवष्टु त्वा मनो मनस्त्वाष्टु अष्टवष्टु त्वाष्टूरु उर्वष्टुत्वाष्टूरु अष्टूरु उर्वष्टवष्टूर्वन्तरिक्षमङ्गरिक्षमुर्वष्टवष्टूर्वन्तरिक्षम् उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षमन्वन्वन्तरिक्षमुरु अन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विहीष्यन्वन्तरिक्षमन्तरिक्षमन्विः अन्विहीष्यन्वन्विः मघवन् यच्छ यच्छ मघवन् पाहि पाहि मघवन् यच्छ यच्छ मघवन् पाहि मघवन् पाहि पाहि मघवन् मघवन् पाहि सोमम् पाहि मघवन् मघवन् पाहि सोमम् मघवन्निति मघवन् पाहि सोमकौ सोमम् पाहि पाहि सोमम् ऋष्यो ऋष्य सोमम् पाहि पाहि सोमम् ऋष्या सोमम् ऋष्यो ऋष्य सोमकौ सोमम् ऋष्यरायो राय उरुष्य सोमकौ सोमम् ऋष्यरायः ऋष्यरायो राय उरुष्यो ऋष्यराजस्य कौ सकौ राय उरुष्यो ऋष्यराजस्यम् राजस्य कौ सकौ रायो राय समेष ईषस्य कौ रायो राय समेषः ईषस्य कौ समिषो यजस्व यजस्वेषस्य कौ समिषो यजस्व ईषो यजस्व यजस्वेष ईषो यजस्वान्तरन्तर्यजस्वेष ईषो यजस्वान्तः यजस्वान्तरन्तर्यजस्व यजस्वान्तस्तेजस्व यजस्वान्तस्ते तेन्तरन्तस्ते दधामि दधामि तेन्तरन्तस्ते दधामि दधामि दधामि ते ते दधामि सुभवस्त्वा त्वा सुभवः सूर्याय सूर्याय सुभवस्त्वा त्वा सुभवः सूर्याय सूर्याय भव सूर्याय सूर्याय सुभवसुभव सूर्याय देवेभ्यो देवेभ्यः सूर्याय सुभवसुभव सूर्याय देवेभ्यः सूर्याय देवेभ्यो देवेभ्यः सूर्याय सूर्याय देवेभ्यस्त्वा त्वा देवेभ्यः सूर्याय सूर्याय देवेभ्यस्त्वा देवेभ्यस्त्वा त्वा देवेभ्यो देवेभ्यस्त्वा मरीचपेभ्यो मरीचपेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा मरीचपेभ्यः मरीचपेभ्यो मरीचपेभ्यस्त्वा त्वा मरीचपेभ्य एष मरीचपेभ्यस्त्वा त्वा मरीचपेभ्य एषः मरीचपेभ्य एष मरीचपेभ्यो मरीचपेभ्य एषते एष मरीचपेभ्यो मरीचपेभ्य एषते मरीचपेभ्य इति मरीचीपेभ्यः एषते एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निरपानाय पानाय योनिस्ते तेजो निरपानाय निरपानाय पानाय यो निर्यो निरपानाय त्वा त्वा पानाय यो निर्यो निरपानाय त्वा पानाय त्वा त्वा पानाय पानाय त्वा पानायेत्यपा अनाय वेति त्वा आवायो वायो आवायो भूष भूष वायो आवायो भूष वायो भूष भूष वायो वायो भूष सुचिवा सुचिवा भूष वायो वायो भूष सुचिपा वायो इति वायो भूष सुचिवा सुचिपा भूष भूष सुचिपा उपोप सुचिपा भूष भूष सुचिपा उपा तेजो निस्तेजो निस्सजोषाभ्यां सजोषाभ्यां सजोषाभ्य अभियान्यो निर्योनिः सदोषाभियान् त्वा सदोषाभियान्यो निर्योनिः सदोषाभियान् त्वा सदोषाभ्यान् त्वा सदोषाभ्यागो सदोषाभ्यान् त्वा दोषाभ्यामिति स दोषाभ्यामेति त्वायं वां वामयमयं वां मित्रावरुणा मित्रावरुणा वामयमयं वां मित्रावरुणा वां मित्रावरुणा मित्रावरुणा वां वां मित्रावरुणा सुतः सुतो मित्रावरुणा वां वां मित्रावरुणा सुतः मित्रावरुणा सुतः सुतो मित्रावरुणा मित्रावरुणा सुतः सोम सोम सुतो मित्रावरुणा मित्रावरुणा सुतः सोमः मित्रावरुणेति मित्रावरुणा सोम सोम सुतः सुतः सोमर्ता वृधर्ता वृधा सोम सुतः सुतः सोमर्ता वृधा सोमर्ता वृधर्ता वृधा सोम सोमर्ता वृधा वृधेत्युर्ता वृधा ममेदिन्म ममेदिहेन्म ममेदिहा इदिहेहेदिहश्रुतग्नश्रुतमिहेदिहश्रुतम् इहश्रुतग्नश्रुतमिहेहश्रुतगुंहवगुंहवग्नश्रुतमिहेहश्रुतगुंहवम् गुंहवगुंहवग्नश्रुतग्नश्रुतगुंहवम् उपयामगृहीतोऽस्यस्युपयामगृहीतोऽपयामगृहीतोऽसि मित्रावरुणाभ्याम् मित्रावरुणाभ्यामस्युपयामगृहीत उपयामगृहीतोऽसि मित्रावरुणाभ्यामगृहीत इत्युपयाम गृहीतः मित्रावरुणाभ्याम् मित्रावरुणाभ्यामस्यसि मित्रावरुणाभ्यान् त्वा मित्रावरुणाभ्यामस्यसि मित्रावरुणाभ्यान् त्वारावरुणाभ्यान् त्वा मित्रावरुणाभ्याम् मित्रावरुणाभ्यान् वैष एष त्वा मित्रावरुणाभ्याम् मित्रावरुणाभ्यान् वैषः मित्रावरुणाभ्यामिति मित्रावरुणाभ्याम् वैष एषत्वात् वैषते त एषत्वात् वैषते एषते त एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निरृताजुभ्यामृताजुभ्याञ्जोनिस्ते तेजो निरृताजुभ्याम् निरृताजुभ्यामृताजुभ्याञ्जो निर्यो निरृताजुभ्यान् त्वा त्वर्ताजुभ्याञ्जो निर्यो निरृताजुभ्यान् त्वाजुभ्यान् त्वा त्वर्ताजुभ्यामृताजुभ्यान् त्वा युभ्यान्त्युर्तायुभ्यामेति भाङ्कशाकशाबां भाङ्कशा मधुमती मधुमती कशाबां भाङ्कशा मधुमती मधुमतीकशाकशामधुमत्यश्विनाश्विना मधुमती मधुमत्यश्विना सूनृतावती सूनृतावत्यश्विना मधुमती मधुमत्यश्विना सूनृतावती मधुमतीति मधुमती अश्विना सूनृतावती सूनृतावत्यश्विनाश्विना सूनृतावती सूनृतावतीति सूनृतावती तया यज्ञम् यज्ञम् दजातया यज्ञम् मिमिक्षतम् मिमिक्षतम् यज्ञम् दजातया यज्ञम् मिमिक्षतम् यज्ञम् मिमिक्षतम् मिमिक्षतम् यज्ञम् यज्ञम् मिमिक्षतम् मिमिक्षतमिति मिमिक्षतम् उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽस्यश्विभ्यामश्विभ्यामस्युपयामगृहीत उपयामगृहीतोऽस्यश्विभ्यामुपयामगृहीत इत्युपयाम गृहीतः यस्विभ्यामश्विभ्यामस्यस्यश्विभ्यान् त्वा त्वाश्विभ्यामस्यस्यश्विभ्यान् त्वाश्विभ्यान् त्वा त्वाश्विभ्यामश्विभ्यान् त्वैष एष त्वाश्विभ्यामश्विभ्यान् त्वैषः अश्विभ्यामित्यश्विभ्या त्वैष एष त्वाश्वैषते त एष त्वाश्वैषते एषते त एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्माद्भिभ्याम् माद्भिभ्याञ्जोनिस्ते तेजो निर्माद्भिभ्याम् निर्माद्भिभ्याम् माद्भिभ्याञ्जो निर्यो निर्माद्भिभ्यान् त्वा त्वामाद्भिभ्याञ्जो निर्यो निर्माद्भिभ्यान् त्वा माद्भिभ्यान् त्वा त्वामाद्भिभ्याम् माद्भिभ्यान् त्वाेति त्वार्युजौ विप्रातर्युजौ प्रातर्युजौ विमुच्येथाम् मुच्येथाम् विप्रातर्युजौ प्रातर्युजौ विमुच्येथाम् युजाविति प्रातः युजौ विमुच्येथाम् मुच्येथाम् विमुच्येथामश्विनावश्विनौ मुच्येथाम् विमुच्येथामश्विनौ मुच्येथामश्विनावश्विनौ मुच्येथाम् मुच्येथामश्विनावाश्विनौ मुच्येथाम् मुच्येथामश्विनावा अश्विनावाश्विनावश्विनावेहाश्विनावश्विनावेहा गच्छतम् गच्छतमिहेः गच्छतम् गच्छतमिहेः गच्छतम् गच्छतमिति गच्छतम् अस्य सोमस्य सोमस्यास्यास्य सोमस्य पीतये पीतये सोमस्यास्यास्य सोमस्य पीतये सोमस्य पीतये पीतये सोमस्य सोमस्य पीतये पीतय इति पीतये उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽस्यश्विभ्यामश्विभ्यामस्युपयामगृहीत उपयामगृहीतोऽस्यश्विभ्या उपयामगृहीत इत्युपयाम गृहीतः ृजनं दोहसे दोहसे वृजनं प्रतिचेनं प्रतिचेनं वृजनं दोह लोहसे व्यजनं लोहसे लोहसे वृजनं वृजनं लोहसे गिरा गिरा दोहसे वृजनं वृजनं दोहसे गिरा लोहसे गिरा गिरा दोहसे दोहसे गिराशुमाशुं गिरा दोहसे दोहसे गिराशुं गिराशुमाशुं गिरा गिराशुं जयन्तं जयन्तमाशुं गिरा गिराशुं जयन्तम् आशुं जयन्तं जयन्तमाशुमाशुं जयन्तमन्वनु जयन्तमाशुमाशुं जयन्तमनु जयन्तमन्वनु जयन्तं जयन्तमनुयासु यास्मनु जयन्तं जयन्तमनुयासु अनुयासु यास्मन्वनु यासु वर्धसे वर्धसे यास्मन्वनु यासु वर्धसे यासु वर्धसे वर्धसे यासु यासु वर्धसे वर्धस इति वर्धसे उपयामगृहीत उपयामगृहीतोऽस्य मर्काय मर्कायास्युपयामगृहीत उपयामगृहीतोऽस्य मर्काय उपयामगृहीत इत्युपयामगृहीतः मर्काय मर्कायास्य मर्कायत्वात्वा मर्कायास्य मर्कायत्वात्वा मर्काय मर्कायत्वैष एष त्वा मर्काय मर्कायत्वैषः एष एष त्वात्वैषतेत एष त्वात्वैषते एषतेत एष एष तेजोनिर्योनिस्त एष एष तेजोनिः तेजो निर्योनिस्ते तेजोनिः प्रजाः प्रजायोनिस्ते तेजोनिः प्रजाः प्रजाः प्रजायो निर्योनिः प्रजाः पाहि पाहि प्रजायो निर्योनिः प्रजाः पाहि प्रजाः पाहि पाहि प्रजाः प्रजाः पाहि प्रजा इति प्राजा हीति पाहि देवा देवा ये ये देवा दिवि दिवि देवा ये ये देवा दिवि देवा दिवि दिवि देवा देवा दिव्येकादशैकादश दिवि देवा देवा दिव्येकादश दिव्येकादशैकादश दिवि दिव्येकादशस्थस्थैकादश दिवि दिव्येकादशस्थ एकादशस्थस्थैकादशैकादशस्थ पृथिव्यां पृथिव्यागुस्थैकादशैकादशस्थ पृथिव्यास्थ पृथिव्यां पृथिव्यागुस्थस्थ पृथिव्यामध्यधि पृथिव्यागुस्थस्थ पृथिव्यामधि पृथिव्यामध्यधि पृथिव्यां पृथिव्यामध्येकादशैकादशाधि पृथिव्यां पृथिव्यामध्येकादशाध्येकादशैकादशाध्यध्येकादशस्थस्थैकादशाध्यध्येकादशस्थ एकादशस्थस्थैकादशैकादशस्थाप्सुषदोऽप्सुषदस्थैकादशस्थाप्सुषदः स्थाप्सुषदो सुषदो महिनामहिनाप्सुषदस्थस्थाप्सुषदो महिनाप्सुषदोऽप्सुषदो महिनैकादशैकादशमहिनाप्सुषदोऽप्सुषदमहिनैकादशाप्सुषद एकादशस्थस्थैकादशैकादशस्थते ते स्थैकादशैकादशस्थते विष्णुर्विष्णुस्त्वां पातु पातु त्वां विष्णुर्विष्णुस्त्वां पातु विषं विषं पातु पातु त्वां त्वां पातु विषम् पातु विषम् विषम् पातु पातु विषम् त्वं त्वं विषम् पातु पातु विषम् त्वं विषम् त्वं त्वं विषम् विषम् त्वं पाहि पाहि त्वं विषम् विषम् त्वं पाहि त्वं पाहि पाहि त्वं त्वं पाहि इन्द्रियेण पाहि त्वं त्वं पाहि इन्द्रियेण पाहि इन्द्रियेण इन्द्रियेण पाहि पाहि इन्द्रियेणैष एष इन्द्रियेण पाहि पाहि इन्द्रियेणैषः इन्द्रियेणैष एष इन्द्रियेणेन्द्रियेणैषदेत एष इन्द्रियेणेन्द्रियेणैषदे एषदेत एष एष तेजो निर्योनिस्त एष एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्विश्वेभ्यो विश्वेभ्यो योनिस्ते तेजो निर्विश्वेभ्यः निर्विश्वेभ्यो विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा त्वा विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वाभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यः देवेभ्यो देवेभ्यस्त्वा त्वा देवेभ्यः देवेभ्य इति देवेभ्यः त्रिंशत्त्रयस्त्रिंशत्त्रिंशत्त्रयश्च चत्रयस्त्रिंशत्त्रिंशत्त्रयश्च यश्च चत्रयस्त्रयश्च गणिनो गणिनश्चत्रयस्त्रयश्च गणिनः गणिनो गणिनश्च च गणिनो रुजन्तो रुजन्तो गणिनश्च च गणिनो रुजन्तः गणिनो रुजन्तो रुजन्तो गणिनो गणिनो रुजन्तो दिवन्दिवगो रुजन्तो गणिनो गणिनो रुजन्तो दिवम् रुजन्तो दिवन्दिवगो रुजन्तो रुजन्तो दिवगो रुद्रा रुद्रादिवगो रुजन्तो रुजन्तो दिवगो रुद्राः दिवगो रुद्रा रुद्रादिवन्दिवगो रुद्राः पृथिवीम् पृथिवीगो रुद्रादिवन्दिवगो रुद्राः पृथिवीम् रुद्राः पृथिवीम् पृथिवीगो रुद्रा रुद्राः पृथिवीं च पृथिवीगो रुद्रा रुद्राः पृथिवीं च पृथिवीं पृथिवीं च सचन्ते सचन्ते च पृथिवीं पृथिवीं च सचन्ते सचन्ते सचन्ते च च सचन्ते इति सचन्ते एकादशासो अप्सुषदोऽप्सुषद एकादशास एकादशासो अप्सुषदस्सुतगो सुतमप्सुषद एकादशास एकादशासो अप्सुषदस्सुतम् अप्सुषदस्सुतगो सुतमप्सुषदो अप्सुषदस्सुतगो सोमगो सोमगो सुतमप्सुषदो अप्सुषदस्सुतगो सोमम् अप्सुषद इत्यप्सुषदः सुतगो सोमगो सोमगो सुतगो सुतगो सोमञ्जुषन्ताञ्जुषन्तागो सोमगो सुषद सोमञ्जुषन्ता सोमञ्जुषन्ताञ्जुषन्तागो सोमगो सोमञ्जुषन्तागो सवनाय सवनायजुषन्तागो सोमगो सोमञ्जुषन्तागो सवनाय जुषन्तागो सवनाय सवनाय जुषन्ताञ्जुषन्तागो सवनाय विश्वे विश्वे सवनाय जुषन्ताञ्जुषन्तागो सवनाय विश्वे सवनाय विश्वे विश्वे सवनाय सवनाय विश्वे इति विश्वे उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽस्याग्रयण आग्रयणोऽस्युपयामगृहीत उपयामगृहीतोऽस्याग्रयणः उपयामगृहीत इत्युपयामगृहीतः याग्रयण आग्रयणोऽस्यस्याग्रयणोऽस्यस्याग्रयणोऽस्यस्याग्रयणोऽसि आग्रयणोऽस्यस्याग्रयणोऽस्यस्वाग्रयणस्वाग्रयणोऽस्याग्रयणाग्रयणोऽस्याग्रयणः स्वाग्रयणस्वाग्रयणोऽस्य स्वाग्रयणो जिन्व जिन्व स्वाग्रयणोऽस्य स्वाग्रयणो जिन्व स्वाग्रयणो जिन्व जिन्वस्वाग्रयणो जिन्व यज्ञं स्वाग्रयण इति सु आग्रयणः जिन्व यज्ञं यज्ञं जिन्व जिन्व यज्ञं जिन्व जिन्व यज्ञं जिन्व जिन्व यज्ञं जिन्व यज्ञं जिन्व जिन्व यज्ञं यज्ञं जिन्व यज्ञपतिं यज्ञपतिं जिन्व यज्ञं यज्ञं जिन्व यज्ञपतिं जिन्व यज्ञपतिं यज्ञपतिं जिन्व जिन्व यज्ञपतिमभ्यभियज्ञपतिं जिन्व जिन्व यज्ञपतिमभियज्ञपतिमभ्यभियज्ञपतिं यज्ञपतिमभिसवना सवनाभियज्ञपतिं यज्ञपतिमभिसवना यज्ञपतिमिति यज्ञपतिम् अभिसवना सवनाभ्यभिसवना पाहि पाहि सवनाभ्यभिसवना पाहि सवना पाहि पाहि सवना सवना पाहि विष्णुर्विष्णुः पाहि सवना सवना पाहि विष्णुः पाहि विष्णुर्विष्णुः पाहि पाहि विष्णुस्त्वान् त्वां विष्णुः पाहि पाहि विष्णुस्त्वान् त्वां विष्णुर्विष्णुस्त्वां पातु पातु त्वां विष्णुर्विष्णुस्त्वां पातु त्वां पातु पातु त्वां त्वां पातु विषं विषं पातु त्वां त्वां पातु विषं पातु विषं विषं पातु पातु विषं त्वं त्वं विषं पातु पातु विषं त्वं विषं त्वं त्वं विषं विषं त्वं पाहि पाहि त्वं विषं विषं त्वं पाहि त्वं पाहि पाहि त्वं त्वं पाहि इन्द्रियेणेन्द्रियेण पाहि त्वं त्वं पाहि इन्द्रियेण पाहि इन्द्रियेणेन्द्रियेण पाहि पाहि इन्द्रियेणैष एष इन्द्रियेण पाहि पाहि इन्द्रियेणैषः इन्द्रियेणैष एष इन्द्रियेणेन्द्रियेणैषते एष इन्द्रियेणेन्द्रियेणैषते एषतेत एष एष तेजो निर्योनिस्त एष एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्विश्वेभ्यो विश्वेभ्यो योनिस्ते तेजो निर्विश्वेभ्यः निर्विश्वेभ्यो विश्वेभ्यो यो निर्यो निर्विश्वे ध्रुवक्षितिरस्य सि ध्रुवक्षितिर्ध्रुवाणान् ध्रुवाणान् ध्रुवक्षितिरस्य सि ध्रुवक्षितिर्ध्रुवाणान्। ध्रुवक्षतिर्ध्रुवाणाम् ध्रुवाणाम् ध्रुवक्षतिर्ध्रुवक्षतिर्ध्रुवाणाम् ध्रुवतमो ध्रुवतमो ध्रुवाणाम् ध्रुवक्षतिर्ध्रुवक्षतिर्ध्रुवाणाम् ध्रुवतमः ध्रुवक्षितिरिति ध्रुवाक्षितिः ध्रुवाणाम् ध्रुवतमो ध्रुवतमो ध्रुवाणाम् ध्रुवाणाम् ध्रुवतमोच्युतानामच्युतानाम् ध्रुवतमो ध्रुवाणाम् ध्रुवाणाम् ध्रुवतमोच्युतानाम् ध्रुवतमोच्युतानामच्युतानाम् ध्रुवतमो ध्रुवतमोच्युतानामच्युतक्षित्तमोच्युतक्षित्तमोच्युतानाम् ध्रुवतमो ध्रुवतमोच्युतानामच्युतक्षित्तमः ध्रुवतम इति ध्रुवतमः अच्युतानामच्युतक्षित्तमोच्युतक्षित्तमोच्युतानामच्युतानामच्युतक्षित्तम एष एषोच्युतक्षित्तमच्युतानामच्युतानामच्युतक्षित्तम एषः अच्युतक्षित्तम एष एषोच्युतक्षित्तमोच्युतक्षित्तम एष ते त एषोच्युतक्षित्तमोच्युतक्षित्तम एष ते अच्युतक्षित्तम इत्यच्युतक्षितमः एष ते तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजोनिरग्नयेग्नयेजोनिस्ते तेजोनिरग्नये योनिरग्नयेग्नयेजो निर्योनिरग्नये त्वा त्वाग्नयेजो निर्योनिरग्नये त्वाग्नयेग्नये त्वा वैश्वानराय वैश्वानराय त्वाग्नयेग्नये त्वा वैश्वानराय त्वा वैश्वानराज वैश्वानराज त्वा त्वा वैश्वानराज वैश्वानरायेति वैश्वानराय मधुश्च च मधुर्मधुश्च माधवो माधवश्च मधुर्मधुश्च माधवः माधवो माधवश्च च माधवश्च च माधवश्च च माधवश्च माधवश्च च माधवो माधवश्च शुक्रः शुक्रश्च माधवो माधवश्च शुक्रः शुक्रः शुक्रश्च च शुक्रश्च च शुक्रश्च च शुक्रश्च शुक्रश्च च शुक्रः शुक्रश्च शुचिः शुचिश्च शुक्रः शुक्रश्च शुचिः शुचिः शुचिश्च शुचिश्च शुचिश्च नभो नभश्च शुचिः शुचिश्च नभः नभो नभश्च च नभश्च च नभश्च च नभश्च नभश्च च नभो नभश्च नभस्यो नभस्यश्च नभो नभश्च नभस्यः नभस्यो नभस्यश्च च नभस्यश्च च नभस्यश्च च नभस्यश्च नभस्यश्च च नभस्यो नभस्यश्चेष इषश्च नभस्यो नभस्यश्चेषः इषश्चेषश्चेषश्चेषश्चेषश्चोर्ज ऊर्जश्चेष इषश्चोर्जः चोर्ज ऊर्जश्च चोर्जश्च चोर्जश्च चोर्जश्च ऊर्जश्च चोर्ज ऊर्जश्च सहस्रश्चोर्ज ऊर्जश्च सहः सहस्रश्च दसहश्च दसहश्च दसहश्च सहस्य सहस्य सहस्यश्च सहस्यश्च सहस्यः सहस्यश्च सहस्यश्च सहस्यश्च सहस्यश्च तपस्तपश्च सहस्य सहस्यश्च तपः तपस्तपश्च तपश्च तपश्च तपश्च तपश्च तपस्तपश्च तपस्यस्तपस्यश्च तपस्तपश्च तपस्यः तपस्यस्तपस्यश्च तपस्यश्च तपस्यश्च तपस्यश्च तपस्यश्च तपस्यस्तपस्यश्चोपयामगृहीत उपयामगृहीतश्च तपस्यस्तपस्यश्चोपयामगृहीतः उपयामगृहीत उपयामगृहीतश्च चोपयामगृहीतोऽसि यस्योपयामगृहीतश्च चोपयामगृहीतोऽसि उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसि सगो सर्पः सगो सर्पोऽस्योपयामगृहीत उपयामगृहीतोऽसि सगो सर्पः उपयामगृहीत इत्युपयामगृहीतः सगो सर्पः सगो सर्पोऽस्य सगो सर्पोऽस्य सगो सर्पोऽस्य सगो सर्पोऽसि सगो सर्पोऽस्य सगो सर्पः सगो सर्पोऽस्य गुंहस्पत्याय गुंहस्पत्यायासि सगो सर्पः सगो सर्पोऽस्य गुंहस्पत्याय सगो सर्प इति सं सर्पः गुंहस्पत्याय गुंहस्पत्यायास्य गुंहस्पत्याय त्वा त्वा गुंहस्पत्यायास्य गुंहस्पत्याय त्वास्पत्याय त्वा त्वा गुंहस्पत्याय गुंहस्पत्याय गुंहस्पत्यायेति गुंहः पत्यायेति इन्द्राग्नि इन्द्राग्नि इन्द्राग्नि आगतङ्गतमेन्द्राग्नि इन्द्राग्नि आगतम् इन्द्राग्नि इतीन्द्राग्नि आगतङ्गतमागतगुं सुतगुं सुतङ्गतमागतगुं सुतम् गतगुं सुतगुं सुतङ्गतङ्गतगुं सुतङ्गेर्भिर्गेर्भिः सुतङ्गतङ्गतगुं सुतङ्गेर्भिः सुतङ्गेर्भिर्गेर्भिः सुतगुं सुतङ्गेर्भिर्नभो नभो गेर्भिः सुतगुं गेर्भिर्नभो नभो गेर्भिर्गेर्भिर्नभो वरेण्यं वरेण्यन्नभो गेर्भिर्गेर्भिर्नभो वरेण्यं नभो वरेण्यं वरेण्यन्नभो नभो वरेण्यं वरेण्यमिति वरेण्यं पातं धिया धिया पातं पातं धिये शिते शिता धिया पातं पातं धिये शिता धिये शिता शिता धिया धिये शिता शितेति शिता यामगृहीतोऽस्य उपयामगृहीत उपयामगृहीतोऽसि इन्द्राग्निभ्याम् इन्द्राग्निभ्यामसि स्युपयामगृहीत उपयामगृहीतोऽसीन्द्राग्निभ्यामगृहीत इत्युपयाम गृहीतः सीन्द्राग्निभ्यामिन्द्राग्निभ्यामस्युसीन्द्राग्निभ्यान् त्वात्मेन्द्राग्निभ्यामस्युसीन्द्राग्निभ्यान् त्वाग्निभ्यान् त्वात्मेन्द्राग्निभ्यामिन्द्राग्निभ्यान् त्वैष एष त्वेन्द्राग्निभ्यामिन्द्राग्निभ्यान् त्वैषः इन्द्राग्निभ्यामितीन्द्राग्निभ्या एष त्वा त्वैषते त एष त्वा त्वैषते एषलेत एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजोनिरिन्द्राग्निभ्यामिन्द्राग्निभ्यां योनिस्ते तेजोनिरिन्द्राग्निभ्यां योनिरिन्द्राग्निभ्यामिन्द्राग्निभ्यां यो निर्योनिरिन्द्राग्निभ्यां त्वात्मेन्द्राग्निभ्यां यो निर्योनिरिन्द्राग्निभ्यां त्वाग्निभ्यां त्वात्मेन्द्राग्निभ्यामिन्द्राग्निभ्यां ओमासश्चर्षणीधृतश्चर्षणीधृत ओमास ओमासश्चर्षणीधृतो विश्वे विश्वे चर्षणीधृत ओमास ओमासश्चर्षणीधृतो विश्वे चर्षणीधृतो विश्वे विश्वे चर्षणीधृतश्चर्षणीधृतो विश्वे देवासो देवासो विश्वे चर्षणीधृतश्चर्षणीधृतो विश्वे देवासः चर्षणीधृत इति चर्षणीधृतः विश्वे देवासो देवासो विश्वे विश्वे देवासः देवासो विश्वे विश्वे सुतमिति सुतम् उपयामगृहीत उपयामगृहीतोऽसि विश्वेभ्यो विश्वेभ्योऽस्युपयामगृहीत उपयामगृहीतोऽसि विश्वे गृहीत इत्युपयाम गृहीतः विश्वेभ्यो विश्वेभ्योऽस्य विश्वेभ्यस्त्वा त्वा विश्वेभ्योऽस्य विश्वेभ्यस्त्वाभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यः देवेभ्यो देवेभ्यस्त्वा त्वा देवेभ्य एष देवेभ्यस्त्वा त्वा देवेभ्य एषः देवेभ्य एष देवेभ्यो देवेभ्य एष देवेभ्यो देवेभ्य एष तेत एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्विश्वेभ्यो विश्वेभ्यो योनिस्ते तेजो निर्विश्वेभ्यः यो निर्विश्वेभ्यो विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा त्वा विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वाभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यः देवेभ्यो देवेभ्यस्त्वा त्वा देवेभ्यः देवेभ्य इति देवेभ्यः वृत्वन्तम् वृषभम् वृषभम् वृत्वन्तम् वृत्वन्तम् वृषभम् वा वृधानम् वा वृधानम् वृषभम् वृत्वन्तम् वृत्वन्तम् वृषभम् वा वृधानम् वृषभम् वा वृधानम् वा वृधानम् वृषभम् वृषभम् वा वृधानमकवारिमकवारिम् वा वृधानम् वृषभम् वृषभम् वा वृधानमकवारिम् वा वृधानमकवारिमकवारिम् वा वृधानम् वा वृधानमकवारिम् दिव्यम् दिव्यमकवारिम् वा वृधानम् वा वृधानमकवारिम् दिव्यम् अकवारिम् दिव्यम् दिव्यमकवारिमकवारिम् दिव्यगौ शासगौ शासम् दिव्यमकवारिमकवारिम् दिव्यगौ शासम् अकवारिमित्यकवारिम् दिव्यगौ शासगौ शासम् दिव्यम् दिव्यगौ शासमिन्द्रमिन्द्रगौ शासम् दिव्यम् दिव्यगौ शासमिन्द्रम् शासमिन्द्रमिन्द्रगौ शासगौ शासमिन्द्रम् इन्द्रमितीन्द्रम् श्वासाहमवसे विश्वासाहम् विश्वासाहमवसे नूतनाय नूतनायावसे विश्वासाहम् विश्वासाहमवसे नूतनाय श्वासाहमिति विश्वासाहम् अवसे नूतनाय नूतनायावसे नूतनायोग्रमुग्रम् नूतनायावसे नूतनायोग्रम् नूतनायोग्रमुग्रम् नूतना नूतनायोग्रगौ सहोदागौ सहोदामुग्रम् नूतनाय नूतनायोग्रगौ सहोदाग्रगौ सहोदागौ सहोदामुग्रमुग्रगौ सहोदामिहेह सहोदामुग्रमुग्रगौ सहोदामिहा सहोदामिहेह सहोदागौ सहोदामिह दन्तमिह सहोदागौ सहोदामिहतम् होदामिति सहदा दन्तमिहेहतगौ हुवेम हुवेमतमिहेहतगौ हुवेम हुवेम हुवेमतन्तगौ हुवेम हुवेमेति हुवेम यामगृहीतोऽस्य उपयामगृहीत उपयामगृहीतो उपयामगृहीत उपयामगृहीतोऽसीन्द्राय उपयामगृहीत इत्युपयाम गृहीतः सीन्द्रायेन्द्राय ससीन्द्रायत्वात्मेन्द्राय ससीन्द्रायत्वात्मेन्द्रायेन्द्रायत्वा मरुत्वदे मरुत्वदे त्वेन्द्रायेन्द्रायत्वा मरुत्वदे मरुत्वदे मरुत्वदे त्वा मरुत्वद एष मरुत्वदे त्वा मरुत्वद एषः मरुत्वद एष मरुत्वदे मरुत्वद एषतेत एष मरुत्वदे मरुत्वद एषते एषतेत एष तेयो निर्योनिस्त एष तेयोनिः तेजो निर्योनिस्ते तेजो निरिन्द्राजेन्द्राय योनिस्ते तेजो निरिन्द्राज निरिन्द्रायेन्द्राय यो निर्यो निरिन्द्राय त्वात्वेन्द्राय यो निर्यो निरिन्द्राय त्वान्द्राजत्वात्वेन्द्राजेन्द्राय त्वा मरुत्वदे मरुत्वदे त्वेन्द्राजेन्द्राय त्वा मरुत्वदे मरुत्वदे मरुत्वदे त्वात्वा मरुत्वदे मरुत्वदे इन्द्रमरुत्व मरुत्व इन्द्रेन्द्र मरुत्व इहेह मरुत्व इन्द्रेन्द्र मरुत्व इह मरुत्व इहेह मरुत्व मरुत्व इह पाहि पाहि इह मरुत्व मरुत्व इह पाहि इह पाहि पाहि इहेह पाहि सोमको सोमं पाहि इहेह पाहि सोमं पाहि सोमको सोमं पाहि पाहि सोमं यथा यथा सोमं पाहि पाहि सोमं यथा सोमं यथा यथा सोमको सोमं यथा शार्याते शार्याते यथा सोमको सोमं यथा शार्याते यथा शार्याते शार्याते यथा यथा शार्याते अपि वोऽपि पश्चार्याते यथा यथा शार्याते अपि वः शार्याते अपि वोऽपि पश्चार्याते शार्याते अपि वस्तुतस्य सुतस्यापि पश्चार्याते शार्याते अपि वस्तुतस्य अपि वस्तुतस्य सुतस्यापि वोऽपि वस्तुतस्य तस्येति सुतस्य प्रणीते प्रणीते तव तव प्रणीते तव तव प्रणीते तव तव प्रणीते तव प्रणीते तव तव प्रणीते प्रणीते तव शूर शूर तव प्रणीते प्रणीते तव शूरा प्रणीतेति प्रणीति तव शूर शूर तव तव शूर शर्मन् शर्मन् शूर तव तव शूर शर्मन् शूर शर्मन् शर्मन् शूर शूर शर्मन्ना शर्मन् शूर शूर शर्मन्ना शर्मन्ना शर्मन् शर्मन्ना विवासन्ति विवासन्त्या शर्मन् शर्मन्ना विवासन्ति आविवासन्ति विवासन्त्या विवासन्ति कवयः कवयो विवासन्त्या विवासन्ति कवयः विवासन्ति कवयः कवयो विवासन्ति विवासन्ति कवयस्सु यज्ञास्सु यज्ञाः कवयो विवासन्ति विवासन्ति कवयस्सु यज्ञाः कवयस्सु यज्ञास्सु यज्ञाः कवयः कवयस्सु यज्ञाः यज्ञा इति सु यज्ञाः उपयामगृहीत उपयामगृहीतोऽसीन्द्राजेन्द्रायाश्चुपयामगृहीत उपयामगृहीतोऽसीन्द्राज उपयामगृहीत इत्युपयाम गृहीतः सीन्द्राजेन्द्रायाश्चसीन्द्रायत्वात्मेन्द्रायाश्चसीन्द्राजत्वायत्वात्मेन्द्रायेन्द्रायत्वा मरुत्वदे मरुत्वदे त्वेन्द्राजेन्द्रायत्वा मरुत्वदे मरुत्वदे मरुत्वदे त्वात्वा मरुत्वद एष मरुत्वदे त्वात्वा मरुत्वद एषः मरुत्वद एष मरुत्वदे मरुत्वद एष तेत एष मरुत्वदे मरुत्वद एषते एषतेत एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निरिन्द्राजेन्द्रायोनिस्ते तेजो निरिन्द्राय यो निरिन्द्राजेन्द्राय यो निर्यो निरिन्द्रायत्वात्मेन्द्राय यो निर्यो निरिन्द्रायत्वात्मेन्द्राजेन्द्रायत्वा मरुत्वदे मरुत्वदे त्वेन्द्राजेन्द्रायत्वा मरुत्वदे मरुत्वदे मरुत्वदे त्वात्वा मरुत्वदे मरुत्वद इति मरुत्वदे मरुत्वागो इन्द्रेन्द्र मरुत्वान् मरुत्वागो इन्द्रवृषभो वृषभ इन्द्र मरुत्वान् मरुत्वागो इन्द्रवृषभः इन्द्रवृषभो वृषभ इन्द्रेन्द्र वृषभो रणाय रणाय वृषभ इन्द्रेन्द्र वृषभो रणाय वृषभो रणाय रणाय वृषभो वृषभो रणाय पिब पि वरणाय वृषभो वृषभो रणाय पिब रणाय पिब पि वरणाय रणाय पिब सोमगो सोमं पि वरणाय रणाय पिब सोमगो सोमं पिब पि सोममनुष्वधमनुष्वधगो सोमं पिब पि सोममनुष्वधम् सोममनुष्वधमनुष्वधगो सोमगो सोममनुष्वधम्मदाय मदायानुष्वधगो सोमगो सोममनुष्वधम्मदाय अश्वधम्मदाय मदायानुष्वधमनुष्वधम्मदाय अश्वधमित्यनु स्वधम् मदायेति मदाय सिञ्जस्व सिञ्जस्व सिञ्जस्व जठरे जठरे सिञ्जस्व सिञ्जस्व जठरे सिञ्जस्व जठरे जठरे सिञ्जस्व सिञ्जस्व जठरे मध्वो मध्वो जठरे सिञ्जस्व सिञ्जस्व जठरे मध्वः जठरे मध्वो मध्वो जठरे जठरे मध्व ऊर्मिम् ऊर्मिम् मध्वो जठरे जठरे मध्व ऊर्मिम् मध्व ऊर्मिम् ऊर्मिम् मध्वो मध्व ऊर्मिन् त्वन्त्वमूर्मिम् मध्वो मध्व ऊर्मिन् त्वम् ऊर्मिन् त्वन्त्वमूर्मिमूर्मिन् त्वगुं राजा राजा त्वमूर्मिमूर्मिन् त्वगुं राजा गो राजा राजा त्वं त्वगो राजा राजा त्वं त्वगो राजासि राजासि राजा राजासि प्रदिवः प्रदिवोऽसि राजा राजासि प्रदिवः प्रदिवः प्रदिवोऽस्यसि प्रदिवः सुदानागो सुतानां प्रदिवोऽस्यसि प्रदिवः सुदानां प्रदिवः सुदानागो सुतानां प्रदिवः प्रदि प्रतिवसुतानाम् प्रतिप इति प्रातिमः नामिति सुतानाम् उपयामगृहीतोऽस्युपयामगृहीत उपयामगृहीतोऽसीन्द्राजेन्द्रायाश्चुपयामगृहीत उपयामगृहीतोऽसीन्द्राज उपयामगृहीत इत्युपयाम गृहीतः सीन्द्राजेन्द्राजाश्चसीन्द्राजत्वात्मेन्द्राजाश्चसीन्द्राजत्वायत्वात्मेन्द्राजेन्द्राजत्वा मरुत्पते मरुत्पते त्वेन्द्राजेन्द्रायत्वा मरुत्पते मरुत्पते मरुत्पदे त्वा त्वा मरुत्पद एष मरुत्पदे त्वा त्वा मरुत्पद एषः मरुत्पद एष मरुत्पदे मरुत्पद एष चेत् एष मरुत्पदे मरुत्पद एष तेष चेत् एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निरिन्द्रायेन्द्रायोनिस्ते तेजो निरिन्द्राय निरिन्द्रायेन्द्रायत्वात्मेन्द्रायेन्द्रायत्वा मरुत्पते मरुत्पदे त्वेन्द्रायेन्द्रायत्वा मरुत्पदे मरुत्पदे मरुत्पदे त्वा त्वा मरुत्पदे मरुत्पद इति मरुत्पदे महागो इन्द्र इन्द्रो महान् महागो इन्द्रो यो य इन्द्रो महान् महागो इन्द्रो यः इन्द्रो यो य इन्द्र इन्द्रो य ओजसौजसा य इन्द्र इन्द्रो य ओजसा ओजसौजसा यो य ओजसा पर्जन्यः पर्जन्य ओजसा यो य ओजसा पर्जन्यः ओजसा पर्जन्यः पर्जन्य ओजसौजसा पर्जन्यो वृष्टिमान् वृष्टिमान् पर्जन्य ओजसौजसा पर्जन्यो वृष्टिमान् पर्जन्यो वृष्टिमान् वृष्टिमान् पर्जन्यः पर्जन्यो वृष्टिमागो इवेव वृष्टिमान् पर्जन्यः पर्जन्यो वृष्टिमागो इव वृष्टिमागो इवेव वृष्टिमान् वृष्टिमागो इव वृष्टिमानिति वृष्टिमानिवेतीव सोमैर्वत्सस्य वत्सस्य स्तोमयी स्तोमैर्वत्सस्य वावृधे वावृधे वत्सस्य स्तोमयी स्तोमैर्वत्सस्य वावृधे वत्सस्य वावृधे वावृधे वत्सस्य वत्सस्य वावृधे वावृध इति वावृधे उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसि महेन्द्राय महेन्द्रायास्युपयामगृहीत उपयामगृहीतोऽसि महेन्द्रायामगृहीत इत्युपयामागृहीतः महेन्द्राय महेन्द्रायास्यसि महेन्द्राय त्वा महेन्द्रायास्यसि महेन्द्राय त्वाहेन्द्राय त्वा महेन्द्राय महेन्द्राय त्वैष त्वा महेन्द्राय महेन्द्राय त्वैषः महेन्द्रायेति महा इन्द्रायाष एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्महेन्द्राय महेन्द्राय योनिस्ते तेजो निर्महेन्द्राय निर्महेन्द्राय महेन्द्राय यो निर्यो निर्महेन्द्राय त्वा त्वा महेन्द्राय यो निर्यो निर्महेन्द्राय त्वा महेन्द्राय त्वा त्वा महेन्द्राय महेन्द्राय त्वा महेन्द्रायेति महा इन्द्रायेति त्वा इन्द्रो महान् महागुमिन्द्रो नृवन् नृवदिन्द्रो महान् महागुम् इन्द्रो नृवते इन्द्रो नृवन् नृवदिन्द्र इन्द्रो नृवदा नृवदिन्द्र इन्द्रो नृवदा नृवन् नृवदा च ऋषणि प्राश्च ऋषणि प्रा नृवन् नृवदा च ऋषणि प्राः नृवत् आचर्षणि प्राश्च ऋषणि प्रा आचर्षणि प्रा उतोदचर्षणि प्रा आचर्षणि प्रा उत ऋषणि प्रा उतोदचर्षणि प्राश्च ऋषणि प्रा उत द्विबर्हाद्विबर्हा उतश्च ऋषणि प्राश्च ऋषणि प्रा उत द्विबर्हा इति तरुषणि प्राः द्विबर्हाद्विबर्हा उतो द्विबर्हा अमिनो मिनो द्विबर्हा उतो द्विबर्हा अमिनः द्विबर्हा अमिनो मिनो द्विबर्हा द्विबर्हा अमिनस्सहोभिसहोभिरमिनो द्विबर्हा द्विबर्हा अमिनस्सहोभिः द्विबर्हा इति द्विबर्हाः अमिनस्सहोभिसहोभिरमिनो मिनस्सहोभिः सहोभिरिति सह स्मद्रियक् वावृधे वावृधे स्मद्रियक स्मद्रियक् वावृधे वीर्याय वीर्याय वावृधे स्मद्रियक स्मद्रियक् वावृधे वीर्याय स्मद्रियज इत्यस्माद्रियको वावृधे वीर्याय वीर्याय वावृधे वावृधे वीर्यायोरु वीर्याय वावृधे वावृधे वीर्यायोरुः वीर्यायोरुरुर्वीर्याय वीर्यायोरुः पृथुः पृथुरुरुर्वीर्याय वीर्यायोरुः पृथुः गुरुः पृथुः पृथुरुरुरुः पृथुः सुकृतः सुकृतः पृथुरुरुरुः पृथुः सुकृतः पृथुः सुकृतः सुकृतः पृथुः पृथुः सुकृतः कर्तृभिः कर्तृभिः सुकृतः पृथुः पृथुः सुकृतः कर्तृभिः सुकृतः कर्तृभिः कर्तृभिः सुकृतः सुकृतः कर्तृभिः भूत् भूत् कर्तृभिः सुकृतः सुकृतः कर्तृभिः भूत् इति सुकृतः कर्तृभिः भूत् भूत् कर्तृभिः कर्तृभिः भूतृभिरिति कर्तृभिः भूदिति भूत् उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसि महेन्द्राय महेन्द्रायास्युपयामगृहीत उपयामगृहीतोऽसि महेन्द्राय उपयामगृहीत इत्युपयाम गृहीतः महेन्द्राय महेन्द्रायास्यसि महेन्द्राय त्वा महेन्द्रायास्यसि महेन्द्राय त्वा महेन्द्राय त्वा महेन्द्राय महेन्द्राय महेन्द्राय त्वैष एष त्वा महेन्द्राय महेन्द्राय त्वैषः महेन्द्रायेति महा इन्द्राय एष एष त्वा त्वैषते त एष त्वा त्वैषते तेजो निर्योनिस्ते तेजो निर्महेन्द्राय महेन्द्राय योनिस्ते तेजो निर्महेन्द्राय निर्महेन्द्राय महेन्द्राय यो निर्यो निर्महेन्द्राय त्वा त्वा महेन्द्राय यो निर्यो निर्महेन्द्राय त्वा महेन्द्राय त्वा त्वा महेन्द्राय महेन्द्राय त्वा महेन्द्रायेति महा इन्द्रायेति त्वाचन कदा कदाचन स्तरी स्तरीश्चन कदा कदाचन स्तरी स्तरी स्तरीश्चन स्तरीरस्य स्तरीश्चन स्तरीरस्य स्तरे स्तरेरसिननास्य स्तरेरसिनासिननास्य सिनेन्द्रेन्द्रनास्येन्द्रनेन्द्र षष्ठ्यसि षष्ठ्यसि इन्द्रननेन्द्र षष्ठ्यसि इन्द्र षष्ठ्यसि षष्ठ्यसि इन्द्रेन्द्र षष्ठ्यसि दासुषे दासुषे षष्ठ्यसि इन्द्रेन्द्र षष्ठ्यसि दासुषे षष्ठ्यसि दासुषे दासुषे षष्ठ्यसि षष्ठ्यसि दासुषे दासुषैति दासुषे उपोपेदितु पोपो पोपेन्नुन्विदु पोपो पोपेन्नु पोपेत्युप उप न्विदिन्नु मघवन् मघवन् विदिन्नु मघवन् मघवन् मघवन्नु नु मघवन् भूयो भूयो मघवन्नु नु मघवन् भूयः मघवन् भूयो भूयो मघवन् मघवन् भूय इदिद्भूयो मघवन् मघवन् भूय इतो मघवन्निति मघवन् भूय इदिद्भूयो भूय इन्नन्विद्भूयो भूय इन्नो इन्नन्विदुन्नुते तेऽन्विदुन्नुते तेननु ते दानन्दानं तेननु ते दानम् ते दानन्दानन्ते ते दानं देवस्य देवस्य दानन्ते ते दानं देवस्य दानं देवस्य देवस्य दानं दानं देवस्य पृच्छ्यते पृच्छ्यते देवस्य दानं दानं देवस्य पृच्छ्यते देवस्य पृच्छ्यते पृच्छ्यते देवस्य देवस्य पृच्छ्यते इति पृच्छ्यते उपयामगृहीत उपयामगृहीतोऽस्यादित्येभ्य आदित्येभ्योऽस्युपयामगृहीत उपयामगृहीतोऽस्यादित्येभ्यः उपयामगृहीत इत्युपयामगृहीतः स्यादित्येभ्य आदित्येभ्योऽस्यस्यादित्येभ्यस्त्वात्वादित्येभ्यो आदित्येभ्यस्त्वादित्येभ्य आदित्येभ्यस्त्वा कदाचन चन कदा कदाचन प्रचन कदा कदाचन प्रचन प्रचन जन प्रयुच्छसि युच्छसि प्रचन जन प्रयुच्छसि युच्छसि युच्छसि प्रयुच्छस्युभे उभे युच्छसि प्रयुच्छसि युभे युच्छस्युभे उभे युच्छसि युच्छस्युभे निन्युभे युच्छसि युच्छस्युभे नि उभे निन्युभे उभे निपासि पासिन्युभे उभे निपासि निपासि जन्मनि जन्मनि पासिनि निपासि जन्मनि जन्मनि जन्मनि पासि पासि जन्मनि जन्मनि इति जन्मनि तुरीयादित्य तुरीय तुरीयादित्य सवनगो सवनमादित्य तुरीय तुरीयादित्य सवनम् आदित्य सवनगो सवनमादित्यादित्य सवनन्ते ते सवनमादित्यादित्य सवनन्ते सवनन्ते ते सवनगो सवनन्त इन्द्रियमिन्द्रियन्ते सवनगो सवनन्त इन्द्रियम् इन्द्रियमिन्द्रियन्ते इन्द्रियमेन्द्रियन्ते इन्द्रियमेन्द्रियमिन्द्रियमातस्थौ तस्थावेन्द्रियमिन्द्रियमातस्थौ आतस्थावतस्थावातस्थावमृतमृतं तस्थावातस्थावमृतम् तस्थावमृतमृतं तस्थौ तस्थावमृतं दिवि दिव्यमृतं तस्थौ तस्थावमृतं दिवि अमृतं दिवि दिव्यमृतमृतं दिवि देवानां देवानां यज्ञो यज्ञो देवानां प्रति प्रति देवानां यज्ञो यज्ञो देवानां प्रति देवानां प्रति प्रति देवानां देवानां प्रत्येत्येति प्रतिदेवानां देवानां प्रत्येति प्रत्येत्येति प्रतिप्रत्येति सुम्नगो सुम्नमेति प्रतिप्रत्येति सुम्नम् एति सुम्नगो सुम्नमेत्येति सुम्नमादित्यास आदित्यास सुम्नमेत्येति सुम्नमादित्यासः सुम्नमादित्यास आदित्यास सुम्नगो सुम्नमादित्यासो भवतादित्यास सुम्नगो सुम्नमादित्यासो भवत आदित्यासो भवत भवतादित्यास आदित्यासो भवतामुडयन्तो भवता मृडयन्तो मृडयन्तो भवत भवता मृडयन्तः इति मृडयन्तः सुमतिर्वाचि सुमतिः सुमतिः सुमतिरर्वाच्यर्वा ववृत्याचि सुमतिर्ववृत्यात् सुमतिर्वाच्यर्वाचि सुमतिर्ववृत्यात् सुमतिर्ववृत्यात् सवित्रे सवित्रे त्वा देवाय देवाय त्वा सवित्रे सवित्रे सवित्रे त्वा सवित्रे सवित्र इति सवित्रे रब्धेभिः सवितः सवितरदब्धेभिरदब्धेभिः सवितः पायुभिः पायुभिः सवितरदब्धेभिरदब्धेभिः सवितः पायुभिः सवितः पायुभिः पायुभिः सवितः सवितः पायुभिष्ट्वम् त्वम् पायुभिः सवितः सवितः पायुभिष्ट्वम् पायुभिष्ट्वम् त्वम् पायुभिः पायुभिष्ट्वगो शिवेभिः शिवेभिस्त्वम् पायुभिः पायुभिष्ट्वगो शिवेभिः पायुभिरिति पायुभिः त्वगो शिवेभिः शिवेभिस्त्वम् त्वगो शिवेभिरद्याद्य शिवेभिस्त्वम् त्वगो शिवेभिरद्या शिवेभिरद्याद्य शिवेभिः शिवेभिरद्य परिपरि यद्य शिवेभिः शिवेभिरद्य परि अद्य परिपरि यद्याद्य परिपाहि पाहि परिद्याद्य परिपाहि परिपाहि पाहि परिपरि पाहि नो नः पाहि परिपरि पाहि नः पाहि नो नः पाहि पाहि नो गजम् गजन्नः पाहि पाहि नो गजम् नो गयम् गजन् नो नो गयम् गजमिति गजम् हिरण्यजस्वस्विताय सुविताय हिरण्यजिह्वो हिरण्यजस्वस्विताय नव्यसे नव्यसे सुविताय हिरण्यजिह्वो हिरण्यजिह्वस्विताय नव्यसे हिरण्यजिह्व इति हिरण्या जिह्वः सुविता जनव्यसे नव्यसे सुविताय सुविता जनव्यसे रक्ष रक्ष नव्यसे सुविताय सुविता जनव्यसे रक्ष नव्यसे रक्ष रक्ष नव्यसे नव्यसे रक्षा मा किर्माखी रक्ष नव्यसे नव्यसे रक्षा माखिः रक्षा मा किर्माखी रक्ष मा किर्नो नो मा की रक्ष मा किर्नः मा किर्नो नो मा किर्मा किर्नो अघशगो सो नो मा किर्मा किर्नो अघशगो सः नो अघशगो सो घशगो सो नो नो अघशगो स ईशते शताघशगो सो नो नो अघशगो स ईशता अघशगो स ईशते शताघशगो सो घशगो स ईशता अघशगो स इत्यघशगो सः ईशदेति ईशता उपयामगृहीतोऽस्य यस्य उपयामगृहीत उपयामगृहीतोऽस्य देवाय देवायास्युपयामगृहीत उपयामगृहीतोऽस्य देवायामगृहीत इत्युपयामगृहीतः देवाय देवायास्यसि देवायत्वात्वा देवायास्यसि देवायत्वात्वा देवाय देवायत्वा सवित्रे सवित्रे त्वा देवाय देवायत्वा सवित्रे सवित्रे सवित्रे त्वा सवित्रे इति सवित्रे हिरण्यपाणि मोतय ऊतये हिरण्यपाणि गो हिरण्यपाणि मोतये सवितारगो सवितार मोतये हिरण्यपाणि गो हिरण्यपाण मोतये सवितारम् हिरण्यपाणिमिति हिरण्यपाणिम् ऊतये सवितारगो सवितार मोतय ऊतये सवितारमुपोप सवितार मोतय ऊतये सवितारमुपासवितारमुपोप सवितारगो सवितारमुपह्वये उपसवितारगो सवितारमुपह्वये उपोपह्वये इति ह्वये चेत्ता देवता चेत्ता देवता देवता चेत्ता चेत्ता देवता पदम् पदम् देवता चेत्ता चेत्ता देवता पदम् देवता पदम् पदम् देवता पदम् पदमिति पदम् उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽस्य देवाय देवायास्युपयामगृहीत उपयामगृहीतोऽस्य देवायामगृहीत इत्युपयामा गृहीतः देवाय देवायास्य देवाय त्वा देवायास्य देवाय त्वा त्वा देवाय देवाय त्वा सवित्रे सवित्रे त्वा देवाय देवाय त्वा सवित्रे सवित्रे सवित्रे त्वा सवित्रे सवित्र इति सवित्रे सुशर्मास्यसि सुशर्मा सुशर्मासि सुप्रतिष्ठानः सुप्रतिष्ठानोऽसि सुशर्मा सुशर्मासि सुप्रतिष्ठानः सुशर्मेति सुशर्मा सुप्रतिष्ठानः सुप्रतिष्ठानोऽस्यसि सुप्रतिष्ठानो बृहत् बृहत् सुप्रतिष्ठानोऽस्यसि सुप्रतिष्ठानो बृहत् सुप्रतिष्ठानो बृहत् बृहत् सुप्रतिष्ठानः सुप्रतिष्ठानो बृहदुक्ष कुक्षे बृहत् सुप्रतिष्ठानः सुप्रतिष्ठानो बृहदुक्षे प्रतिष्ठान इति सुप्रतिष्ठानः बृहदुक्ष कुक्षे बृहत् बृहदुक्षे नमो नम उक्षे बृहत् बृहदुक्षे नमः क्षे नमो नम उक्ष उक्षे नम एष एष नम उक्ष उक्षे नम एषः एष एष नमो नम एषते त एष नमो नम एषते एषते त एष एष तेजो निर्योनिस्त एष एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्विश्वेभ्यो विश्वेभ्यो योनिस्ते तेजो निर्विश्वेभ्यः यो निर्विश्वेभ्यो विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा त्वा विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा ेभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यः देवेभ्यो देवेभ्यस्त्वा त्वा देवेभ्यः देवेभ्य इति देवेभ्यः बृहस्पतिसुतस्य ते बृहस्पतिसुतस्य बृहस्पतिसुतस्य त इन्दो इन्दो ते बृहस्पतिसुतस्य बृहस्पतिसुतस्य त इन्दो बृहस्पतिसुतस्य बृहस्पतिसुतस्य इन्दो इन्दो ते त इन्दो इन्द्रियावत इन्द्रियावत इन्दो तेत इन्दो इन्द्रियावतः इन्द्रियावत इन्द्रियावत इन्दो इन्दो इन्द्रियावतः पत्नीवन्तम् पत्नीवन्तम् इन्द्रियावत इन्दो इन्दो इन्द्रियावतः पत्नीवन्तम् इन्दो इति इन्दो इन्द्रियावतः पत्नीवन्तम् पत्नीवन्तमिन्द्रियावत इन्द्रियावतः पत्नीवन्तम् ग्रहम् ग्रहम् पत्नीवन्तमिन्द्रियावत इन्द्रियावतः पत्नीवन्तम् ग्रहम् इन्द्रियावत इति इन्द्रियावतः पत्नीवन्तम् ग्रहम् ग्रहम् पत्नीवन्तम् पत्नीवन्तम् ग्रहम् गृह्णामि गृह्णामि ग्रहम् पत्नीवन्तम् पत्नीवन्तम् ग्रहम् गृह्णामि पत्नीवन्तमिति पत्नीवन्तम् ग्रहम् गृह्णामि गृह्णामि ग्रहम् ग्रहम् गृह्णाम्यग्ना अग्ना गृह्णामि ग्रहम् ग्रहम् गृह्णाम्यग्ना ईम्यग्ना अग्ना गृह्णामि गृह्णाम्यग्ना पत्नी वा पत्नी वा अग्ना गृह्णामि गृह्णाम्यग्ना पत्नी वा अग्ना पत्नी वा पत्नीवा अग्ना अग्ना पत्नीवा सजो सजो पत्नीवा अग्ना अग्ना पत्नीवा सजो पत्नी वा सजो सजो पत्नी वा पत्नी वा सजोर्देवेन देवेन सजो पत्नी वा पत्नी वा सजोर्देवेन पत्नी वा इति पत्नी वा सजोर्देवेन देवेन सजो सजोर्देवेन त्वष्ट्रा त्वष्ट्रा देवेन सजो सजोर्देवेन त्वष्ट्रा सजोरिति साजोः देवेन त्वष्ट्रा त्वष्ट्रा देवेन देवेन त्वष्ट्रा सोमगुं सोमं त्वष्ट्रा देवेन देवेन त्वष्ट्रा सोमम् त्वष्ट्रा सोमगुं सोमं त्वष्ट्रा त्वष्ट्रा सोमं पिब पिब सोमं त्वष्ट्रा त्वष्ट्रा सोमं पिब सोमं पिब पिब सोमगुं सोमं पिब स्वाहा स्वाहा पिब सोमगुं सोमं पिब स्वाहा स्वाहा स्वाहा पिब पिब स्वाहा स्वाहेति स्वाहा हरिरस्यसि हरिरो हरिरसि हरियोजनो हरियोजनोऽसि हरिरो हरिरसि हरियोजनः हरियोजनो हरियोजनोऽस्यसि हरियोजनो हरियो हरियो हरियोजनो हरियोरो हरियोरो हरियोजनो हरियोजनो हरियो स्थाता स्थाता हरियोरो हरियोजनो हरियो हरियो स्थाता हरियोजन इति हरि योजनः हरियो स्थाता स्थाता हरियोरो हरियो स्थाता वज्रस्य वज्रस्य स्थाता हरियोरो हरियो स्थाता वज्रस्य स्थाता वज्रस्य वज्रस्य स्थाता स्थाता वज्रस्य भर्ता भर्ता वज्रस्य स्थाता स्थाता वज्रस्य भर्ता वज्रस्य भर्ता भर्ता वज्रस्य भर्ता वृष्टेः पृष्टेर्भर्ता वज्रस्य भर्ता वृष्टेः भर्ता भर्ता वृष्टेः प्रेता प्रेता वृष्टेर्भर्ता भर्ता वृष्टेः प्रेता प्रेता प्रेता वृष्टेः पृष्टेः प्रेता तस्य तस्य प्रेता वृष्टेः पृष्टेः प्रेता तस्य प्रेता तस्य तस्य प्रेता प्रेता तस्य तस्य ते ते तस्य तस्य ते देवदेव ते तस्य तस्य ते देव देवदेव ते ते देव सोम सोम देव ते ते देव सोमा देव सोम सोम देवदेव सोमेष्टय जुष इष्टय जुष स्वाम देवदेव सोमेष्टय जुषः सोमेष्टय जुष इष्टय जुष सोम सोमेष्टय जुष स्तुतस्तोमस्य स्तुतस्तोमस्येष्टय जुष सोम सोमेष्टय जुष स्तुतस्तोमस्य इष्टय जुष स्तुतस्तोमस्य स्तुतस्तोमस्येष्टय जुष इष्टय जुष स्तुतस्तोमस्य शस्तोऽर्थस्य शस्तोऽर्थस्य स्तुतस्तोमस्येष्टय जुष इष्टय जुष स्तुतस्तोमस्य शस्तोऽर्थस्य इष्टय जुष इति इष्टाय जुषः स्तुतस्तोमस्य शस्तोऽर्थस्य शस्तोऽर्थस्य स्तुतस्तोमस्य स्तुतस्तोमस्य शस्तोऽर्थस्य हरिवन्तकं हरिवन्त हिवन्तगो शस्तोक्थस्य स्तुतस्तोमस्य स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तम् स्तुतस्तोमस्येति स्तुतः स्तोमस्य हरिवन्तगो हरिवन्तगो शस्तोक्थस्य शस्तोक्थस्य हरिवन्तम् ग्रहम् ग्रहगो हरिवन्तगो शस्तोक्थस्य शस्तोक्थस्य हरिवन्तम् ग्रहम् हरिवन्तम् ग्रहम् ग्रहगो हरिवन्तगो हरिवन्तम् ग्रहम् गृह्णामि गृह्णामि ग्रहगो हरिवन्तगो हरिवन्तम् ग्रहम् गृह्णामि हरिवन्तमिति हरिवन्तम् ग्रहम् गृह्णामि गृह्णामि ग्रहम् ग्रहम् गृह्णामि हरिर्गृह्णामि ग्रहम् ग्रहम् गृह्णामि हरिः हरिस्थस्थ हरिरु हरिस्थ हरियोरु हरियो स्थ हरिरु हरिस्थ हरियो हरियोरु हरियोस्थस्थ हरियो हरियोस्थस्थ हरियोर्धना हरियोर्धना धना हरियोरु हरियोर्धना सहसोमा सहसोमा धना हरियोरु हरियोर्धना सहसोमा धना सहसोमा सहसोमा धना धना सहसोमा इन्द्रायेन्द्राय सहसोमा धना धना सहसोमा इन्द्राय सहसोमा इन्द्रायेन्द्राय सहसोमा सहसोमा इन्द्राय स्वाहा स्वाहेन्द्राय सहसोमा सहसोमा इन्द्राय स्वाहा सहसोमा इति सहसोमा इन्द्राय स्वाहा स्वाहेन्द्राजेन्द्राय स्वाहा स्वाहेति स्वाहा अग्नायोगुष्यायोगुष्यग्ने अग्नायोगोंषि पवसे पवस आयोगुष्यग्ने अग्नायोगोंषि पवसे आयोगोंषि पवसे पवस आयोगुष्यायोगोंषि पवस आपवस आयोगुष्यायोगोंषि पवस आपवसे पवस आसुव सुवा पवसे पवस आसुवा सुवोर्जमोर्जगोऽर्जम् सुवोर्जमोर्जगो सुव सुवोर्जमिषमिषमूर्जगो सुव सुवोर्जमिषम् ऊर्जमिषमिषमूर्जमूर्जमिषञ्चेषमूर्जमूर्जमिषञ्च नो नश्चे शमिषञ्च नः च नो नश्च च नः इति नः आरे बाधस्व बाधस्वार आरे बाधस्व दुच्छुनाम् दुच्छुनाम् बाधस्वार आरे बाधस्व दुच्छुनाम् बाधस्व दुच्छुनाम् दुच्छुनाम् बाधस्व बाधस्व दुच्छुनाम् दुच्छुनामिति दुच्छुनाम् उपयामगृहीतोऽस्त्युपयाम गृहीत उपयामगृहीतोऽस्त्यग्नजेऽग्नजेऽस्त्युपयाम गृहीत उपयाम गृहीतोऽस्त्यग्नजे उपयाम गृहीत इत्युपयाम गृहीतः स्यग्नजेऽग्नजेऽस्यस्यग्नजे त्वाग्नजेऽस्यस्यग्नजे त्वाग्नयेत्वाग्नयेग्नये तेजस्वते त्वाग्नयेग्नयेत्वा तेजस्वते तेजस्वते एषः तेजस्वत एष तेजस्वते तेजस्वत एष तेजस्वते तेजस्वत एष ते एष तेत एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निरग्नयेग्नये योनिस्ते तेजो निरग्नये योनिरग्नजेग्नजेजो निर्योनिरग्नजे त्वाग्नजेजो निर्योनिरग्नजे त्वाग्नये त्वाग्नयेग्नये त्वा तेजस्वते तेजस्वते त्वाग्नयेग्नये त्वा तेजस्वते तेजस्वते तेजस्वते त्वाजस्वते तेजस्वत इति तेजस्वते तिष्ठन्नोजसौजसोत्तिष्ठन्नोत्तिष्ठन्नोजसा सहसौजसोत्तिष्ठन्नोत्तिष्ठन्नोजसा सह तिष्ठन्नित्यतो तिष्ठन्नो ओजसा सह सहौजसौजसा सह पीत्वा पीत्वा सहौजसौजसा सह पीत्वा सह पीत्वा पीत्वा सह सह पीत्वा शिप्रे शिप्रे पीत्वा सह सह पीत्वा शिप्रे पीत्वा शिप्रे शिप्रे पीत्वा पीत्वा शिप्रे अवेपयो वेपयः शिप्रे पीत्वा पीत्वा शिप्रे अवेपयः शिप्रे अवेपयो वेपयः शिप्रे शिप्रे अवेपयः शिप्रे इति शिप्रे वेपय इत्यवेपयः सोममिन्द्रेन्द्र सोमगो सोममिन्द्र चमो चमो इन्द्र सोमगो सोममिन्द्र चमो इन्द्र चमो चमो इन्द्रेन्द्र चमो सुतगो सुतं चमो इन्द्रेन्द्र चमो सुतं चमो सुतगो सुतं चमो चमो सुतं चमो इति चमो सुतमिति सुतं वयामगृहीतोऽस्युपयामगृहीत ओजस्वद एष ते एष तेत एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निरिन्द्राजेन्द्राय योनिस्ते तेजो निरिन्द्राजा यो निरिन्द्रायेन्द्राय यो निर्यो नरिन्द्राय त्वात्मेन्द्राय यो निर्यो नरिन्द्राय त्वात्मेन्द्राजेन्द्राय पौजस्वते ओजस्वत ओजस्वते त्वात्मौजस्वते ओजस्वत इत्योजस्वते तरणिर्विश्वतरुषतो विश्वतरुषतस्तरणिस्तरणिर्विश्वतरुषतो चियो दुष्कृत्यो दुष्कृत् विश्वतरुषतस्तरणिस्तरणिर्विश्वतरुषतो चियो दुष्कृत् विश्वदर्शतो ज्योतिष्कृद्योतिष्कृद्विश्वदर्शतो विश्वदर्शतो ज्योतिष्कृतस्य ज्योतिष्कृद्विश्वदर्शतो विश्वदर्शतो ज्योतिष्कृतसि विश्वदर्शत इति विश्वदर्शतः ज्योतिष्कृतस्य ज्योतिष्कृद्योतिष्कृतसि सूर्य सूर्यासि ज्योतिष्कृद्योतिष्कृतसि भासिरोचनगोरोचनम् भासि भासि रोचनम् चनमिति रोचनम् उपयामगृहीतोऽस्युपयामगृहीतोऽस्य सूर्याय सूर्याय सूर्याजास्य सूर्याय त्वात्त्वा सूर्याजास्य सूर्याय ज्योतिष्मदीन् त्वा साधयामि ज्योतिष्कृतं ज्योतिष्कृतगुं सा साधयामि त्वा साधयामि ज्योतिष्कृतम् साधयामि ज्योतिष्कृतम् ज्योतिष्कृतकौ साधयामि साधयामि ज्योतिष्कृतम् त्वा ज्योतिष्कृतकौ साधयामि साधयामि ज्योतिष्कृतम् त्वा ज्योतिष्कृतम् त्वा ज्योतिष्कृतम् ज्योतिष्कृतम् त्वा साधयामि साधयामि त्वा ज्योतिष्कृतम् ज्योतिष्कृतम् त्वा साधयामि ज्योतिष्कृतमिति ज्योतिः कृतम् त्वा साधयामि साधयामि त्वा साधयामि ज्योतिर्विदम् ज्योतिर्विदकौ साधयामि त्वा साधयामि ज्योतिर्विदम् साधयामि ज्योतिर्विदम् ज्योतिर्विदकौ साधयामि साधयामि ज्योतिर्विदम् त्वा ज्योतिर्विदकौ साधयामि साधयामि ज्योतिर्विदम् ज्योतिर्विदम् त्वा ज्योतिर्विदम् ज्योतिर्विदम् त्वा साधयामि साधयामि त्वा ज्योतिर्विदम् ज्योतिर्विदम् त्वा साधयामि ज्योतिर्विदमिति ज्योतिः विदम् त्वा साधयामि साधयामि त्वा साधयामि भास्वतीम् भास्वतीकौ साधयामि त्वा साधयामि भास्वती साधयामि भास्वतीम् भास्वतीकौ साधयामि साधयामि भास्वतीन् त्वा भास्वतीकौ साधयामि साधयामि भास्वतीन् त्वा भास्वतीन् त्वा भास्वतीम् भास्वतीन् त्वा साधयामि साधयामि त्वा भास्वतीम् भास्वतीन् त्वा साधयामि त्वा साधयामि साधयामि त्वा साधयामि ज्वलन्तीम् ज्वलन्तीकौ साधयामि त्वा साधयामि ज्वलन्तीम् साधयामि ज्वलन्तीम् ज्वलन्तीकौ साधयामि साधयामि ज्वलन्तीम् त्वा ज्वलन्तीकौ साधयामि साधयामि ज्वलन्तीम् त्वा ज्वलन्तीम् त्वा ज्वलन्तीम् ज्वलन्तीम् त्वा साधयामि साधयामि त्वा ज्वलन्तीम् ज्वलन्तीम् त्वा साधयामि साधयामि साधयामि त्वा साधयामि मङ्गला भवन्तीम् मङ्गला भवन्तीकौ साधयामि त्वा साधयामि मल्मला भवन्ति साधयामि मल्मला भवन्तीम् मल्मला भवन्तीकौ साधयामि साधयामि मल्मला भवन्तीम् त्वा मल्मला भवन्तीकौ साधयामि साधयामि मल्मला भवन्तीम् त्वा मल्मला भवन्तीम् त्वा मल्मला भवन्तीम् मल्मला भवन्तीम् त्वा साधयामि साधयामि त्वा मल्मला भवन्तीम् मल्मला भवन्तीम् त्वा साधयामि मल्मला भवन्तीमिति मल्मला भवन्तीम् साधयामि साधयामि त्वा साधयामि दीप्यमानान् दीप्यमानाकौ साधयामि त्वा साधयामि दीप्यमाना साधयामि दीप्यमानान् दीप्यमानाकौ साधयामि साधयामि दीप्यमानान् त्वा दीप्यमानाकौ साधयामि साधयामि दीप्यमानान् त्वा दीप्यमानान् त्वा दीप्यमानान् दीप्यमानान् त्वा साधयामि साधयामि त्वा दीप्यमानान् दीप्यमानान् त्वा साधयामि त्वा साधयामि साधयामि त्वा साधयामि रोचमानाकौ रोचमानाकौ साधयामि त्वा साधयामि रोचमानाम् साधयामि रोचमानाकौ रोचमानाकौ साधयामि साधयामि रोचमानान् रोचमानान् त्वा रोचमानाकौ रोचमानान् त्वा साधयामि साधयामि त्वा रोचमानाकौ रोचमानान् त्वा साधयामि साधयामि साधयामि त्वा साधयामि यजस्रामजस्राकौ साधयामि त्वा साधयामि यजस्रा साधयामि जस्रामजस्राकौ साधयामि साधयामि यजस्रान् त्वा जस्राकौ साधयामि साधयामि यजस्रान् त्वाजस्रान् त्वा जस्रामजस्रान् त्वा साधयामि साधयामि त्वा त्वा साधयामि साधयामि त्वा साधयामि बृहज्योतिषम् बृहज्योतिषकौ साधयामि त्वा साधयामि बृहज्योतिषम् साधयामि बृहज्योतिषम् बृहज्योतिषकौ साधयामि साधयामि बृहज्योतिषम् त्वा बृहज्योतिषकौ साधयामि साधयामि बृहज्योतिषम् त्वा बृहज्योतिषम् त्वा बृहज्योतिषम् बृहज्योतिषम् त्वा साधयामि साधयामि त्वा बृहज्योतिषम् बृहज्योतिषम् त्वा साधयामि बृहज्योतिषमिति बृहद् ज्योतिषम् त्वा साधयामि साधयामि त्वा साधयामि बोधयन्तीम् बोधयन्तीकौ साधयामि त्वा साधयामि बोधयन्तीम् साधयामि बोधयन्तीम् बोधयन्तीकौ साधयामि साधयामि बोधयन्तीम् त्वा बोधयन्तीकौ साधयामि साधयामि बोधयन्तीम् त्वा बोधयन्तीम् त्वा बोधयन्तीम् बोधयन्तीम् त्वा साधयामि साधयामि त्वा बोधयन्तीम् बोधयन्तीम् त्वा साधयामि साधयामि साधयामि त्वा साधयामि जाग्रतीम् जाग्रतीकौ साधयामि त्वा साधयामि जाग्रती साधयामि जाग्रतीम् जाग्रतीकौ साधयामि साधयामि जाग्रतीम् त्वा जाग्रतीकौ साधयामि साधयामि जाग्रतीम् त्वा जाग्रतीम् त्वा जाग्रतीम् जाग्रतीम् त्वा साधयामि साधयामि त्वा जाग्रतीम् जाग्रतीम् त्वा साधयामि त्वा साधयामि साधयामि त्वा साधयामि साधयामि साधयामि प्रियासाय स्वाहा स्वाहा प्रियासाय प्रियासाय स्वाहा यासाय यासाय स्वाहा प्रियासाय प्रियासाय स्वाहा यासाय प्रियासाय प्रा हृदयेन रुद्रगो रुद्रं लोहितेन लोहितेन रुद्रगो रुद्रं लोहितेन लोहितेन सर्वगुं सर्वं लोहितेन रुद्रगुं रुद्रं लोहितेन सर्वं लोहितेन सर्वगुं सर्वं लोहितेन लोहितेन सर्वं मदस्नाभ्यां मदस्नाभ्यागुं सर्वं लोहितेन लोहितेन सर्वं मदस्नाभ्यां सर्वं मदस्नाभ्यां मदस्नाभ्यागुं सर्वगुं सर्वं मदस्नाभ्यां महादेवं मदस्नाभ्यागुं सर्वगुं सर्वं मदस्नाभ्यां महादेवं मदस्नाभ्यां महादेवं महादेवं मदस्नाभ्यां मदस्नाभ्यां महादेवम् अन्तःपार्श्वेन महादेवं मनस्नाभ्यां मदस्नाभ्यां महादेवमन्तःपार्श्वेन महादेवमन्तःपार्श्वेनान्तःपार्श्वेन महादेवं महादेवमन्तःपार्श्वेन ओजिष्ठहनमोजिष्ठहनमन्तःपार्श्वेन महादेवं महादेवमन्तःपार्श्वेन ओजिष्ठहनम् महादेवमिति महादेवम् अन्तःपार्श्वेन ओजिष्ठहनमोजिष्ठहनमन्तःपार्श्वेनान्तःपार्श्वेन ओजिष्ठहनगो सिंहीरगोष्ठ्याभ्यागो सिंहीरगोष्ठ्याभ्यामोजिष्ठहनमन्तःपार्श्वेनान्तःपार्श्वेन ओजिष्ठहनगो सिंहीनगोष्ठ्याभ्याम् पार्श्वेनेत्यन्तः पार्श्वेनोजिष्ठहनगो सिंहीनगोष्ठ्याभ्यागो सिंहीनगोष्ठ्याभ्यामोजिष्ठहनमोजिष्ठहनगो सिंहीनगोष्ठ्याभ्यामोषिष्ठहनमित्योषिष्ठहनम् सिंहीनगोष्ठ्याभ्यामिति सिंहीनगोष्ठ्याभ्यामतिष्ठतिष्ठतिष्ठवृत्रहन् वृत्रहन् तिष्ठातिष्ठवृत्रहन् तिष्ठवृत्रहन् वृत्रहन् तिष्ठतिष्ठवृत्रहन् रथगोरथं वृत्रहन् तिष्ठतिष्ठवृत्रहन् रथम् वृत्रहन् रथगोरथं वृत्रहन् वृत्रहन् रथं युक्ता युक्ता रथं वृत्रहन् वृत्रहन् रथं युक्ता हन्निति वृत्रहन् रथं युक्ता युक्ता रथगोरथं युक्ता ते ते युक्ता रथगोरथं युक्ता ते युक्ता ते ते युक्ता युक्ता ते हरि हरि ब्रह्मणा ते युक्ता युक्ता ते ब्रह्मणा ते ब्रह्मणा ब्रह्मणा ते ते ब्रह्मणा हरि हरि ब्रह्मणा ते ते ब्रह्मणा हरि ब्रह्मणा हरि हरि ब्रह्मणा ब्रह्मणा हरि हरि इति हरि अर्वाचीनगोंसु सर्वाचीनमर्वाचीनगोंसु ते ते स्वर्वाचीनमर्वाचीनगोंसु ते ते सुसुते मनोमनस्ते सुसुते मनः ते मनोमनस्ते ते मनोग्रावाग्रावा मनस्ते ते मनोग्रावा मनोग्रावाग्रावा मनोमनोग्रावा कृणोतु कृणोतु ग्रावा मनोमनोग्रावा कृणोतु ग्रावा कृणोतु कृणोतु ग्रावा ग्रावा कृणोतु वग्नुना वग्नुना कृणोतु ग्रावा ग्रावा कृणोतु वग्नुना कृणोतु वग्नुना वग्नुना कृणोतु कृणोतु वग्नुना वग्नुनेति वग्नुना उपयामगृहीतोऽसि यस्युपयामगृहीत उपयामगृहीतोऽसीन्द्रायेन्द्रायास्युपयामगृहीत उपयामगृहीतोऽसीन्द्रायामगृहीत इत्युपयामगृहीतः सीन्द्रायेन्द्राय सीन्द्रायत्वात्मेन्द्रायत्वा षोडशिने षोडशिने त्वेन्द्राजेन्द्राजत्वा षोडशिने षोडशिने षोडशिने त्वा षोडशिन एष एष षोडशिने त्वा षोडशिन एषः षोडशिन एष एष षोडशिने षोडशिन एष ते एष षोडशिने षोडशिन एष ते एष ते एष एष ते यो निर्योनिस्त एष एष ते योनिः तेजो निर्योनिस्ते तेजो निरिन्द्राजेन्द्राज यो निरिन्द्राजत्वात्मेन्द्राजयो निर्योनिरिन्द्राजत्वात्मेन्द्राजयो निरिन्द्राजत्वा षोडशिने षोडशिने त्वेन्द्राजेन्द्राजत्वा षोडशिने षोडशिने षोडशिने त्वात्मा षोडशिने षोडशिन इति षोडशिने इन्द्रमिदिन्द्रमिन्द्रमिद्धरि हरि इदिन्द्रमिन्द्रमिद्धरि इद्धरि हरि इदिद्धरि वहतो वहतो हरि इदिद्धरि वहतः हरि वहतो वहतो हरि हरि वहतो प्रतिधृष्टशवसम प्रतिधृष्टशवसं वहतो हरि हरि वहतो प्रतिधृष्टशवसं हरि इति हरि वहतो प्रतिधृष्टशवसम प्रतिधृष्टशवसं वहतो वहतो प्रतिधृष्टशवसम ऋषीणाम ऋषीणाम प्रतिधृष्टशवसं वहतो वहतो प्रतिधृष्टशवसम ऋषीणाम प्रतिधृष्टशवसम ऋषीणाम ऋषीणाम प्रतिधृष्टशवसम प्रतिधृष्टशवसम ऋषीणां च ऋषीणाम प्रतिधृष्टशवसम प्रतिधृष्टशवसम ऋषीणां च ऋषीणाम् ऋषीणाम् च स्तुति स्तुतिश्च ऋषीणाम् ऋषीणाम् च स्तुतिः स्तुतिरुपोपस्तुतिरुपयज्ञम् यज्ञमुपस्तुति स्तुतिरुपयज्ञम् यज्ञञ्च मानुषाणाम् मानुषाणाञ्च यज्ञञ्च मानुषाणाम् सप्रथा इति सा प्रथाः यामगृहीतोऽस्य यस्युपयाम गृहीत उपयाम गृहीतोऽसीन्द्रायेन्द्रायास्युपयाम गृहीत उपयाम गृहीतोऽसीन्द्रायाम गृहीत इत्युपयाम गृहीतः सीन्द्रायेन्द्रायास्यसीन्द्रायत्वात्त्वेन्द्रायास्यसीन्द्रायत्वात्त्वेन्द्रायेन्द्रायत्वा षोडशिने षोडशिने त्वेन्द्रायेन्द्रायत्वा षोडशिने भयं कृणुहि विश्वतो विश्वतः स्कृणिह्यभयमभयम् कृणिहि विश्वतः कृणिहि विश्वतो विश्वतः स्कृणिः कृणिहि विश्वतो नो नो विश्वतः स्कृणिः कृणिहि विश्वतो नः विश्वतो नो नो विश्वतो विश्वतो नः इति नः उपयामगृहीतोऽसि यस्युपयामगृहीत उपयामगृहीतोऽसीन्द्रायेन्द्रायास्युपयामगृहीत उपयामगृहीतोऽसीन्द्रायामगृहीत इत्युपयामागृहीतः सीन्द्रायेन्द्रायास्येन्द्रायत्वात्वेन्द्रायास्येन्द्रायत्वात्वेन्द्रायेन्द्रायत्वा षोडशने षोडशने त्वेन्द्रायेन्द्रायत्वा षोडशने षोडशने षोडशने त्वात्वा षोडशन एष एष षोडशने त्वात्वा षोडशन एषः षोडश एष एष षोडशने षोडशन एष ते एष षोडशने षोडशन एष ते एष एष तेजो निर्योनिस्त एष एष तेजोनिः तेजो निर्योनिस्ते तेजो निरिन्द्राजेन्द्राज योनिस्ते तेजो निरिन्द्राज निरिन्द्रायेन्द्राजयोनिर्योनिरिन्द्राजत्वात्वेन्द्राजयोनिरिन्द्राजत्वा षोडशिनेत्वेन्द्राजेन्द्राजत्वाषोडशिने षोडशिने षोडशिने षोडशिन इति षोडशिने जातवेदसं वहन्ति वहन्ति देवं जातवेदसं जातवेदसं देवं वहन्ति जातवेदसमिति जातावेदसं देवं वहन्ति वहन्ति देवं देवं वहन्ति केतवः केतवो वहन्ति देवं देवं वहन्ति केतवः वहन्ति केतवः केतवो वहन्ति वहन्ति केतवः केतव इति केतवः विश्वाय विश्वाय दृशे दृशे विश्वाय सूर्यगुं सूर्यं विश्वाय दृशे दृशे विश्वाय सूर्यं विश्वाय सूर्यगुं सूर्यं विश्वाय विश्वाय सूर्यं सूर्यमिति सूर्यम् चित्रं देवानां देवानां चित्रं चित्रं देवानामुदगादुर्गा चित्रं चित्रं देवानामुतो देवानामुदगादगादुद्देवानाम्देवानामुदगादगादुद्देवानाम्देवानामुदगादगादगादुदगादनेकमनेकमगादुदुदगादनेकम्गादनेकमनेकमगादगादनेकञ्चक्षश्चक्षुरनेकमगादगादनेकञ्चक्षुः मित्रस्य अग्नेरग्नेर्वरुणस्य मित्रस्य मित्रस्य वरुणस्य अग्नेरग्नेर्वरुणस्य मित्रस्य वरुणस्य अग्नेः विश्वानि विश्वानि देव देव विश्वानि विश्वानि देव देव विश्वानि विश्वानि देव भजनानि भजनानि देव देव भजनानि विद्वान् विद्वान् भजनानि देव देव भजनानि वचनानि विद्वान् विद्वानिति विद्वान् योध्यस्मदस्मद्युयोधियोध्यस्मद्जुहुराणम् जुहुराणम् अस्मदस्मज्जुहुराणमेन एनो जुहुराणम् अस्मदस्मज्जुहुराणमेन जुहुराणमेन एनो जुहुराणम् जुहुराणमेन भूयिष्ठाम् भूयिष्ठामेनो जुहुराणम् जुहुराणमेन भूयिष्ठानो भूयिष्ठाम् भूयिष्ठामेन एनो भूयिष्ठान्ते ते भूयिष्ठामेन एनो भूयिष्ठान्ते भूयिष्ठान्ते ते भूयिष्ठाम् भूयिष्ठान्ते नम उक्तिम् नम उक्तिम् ते भूयिष्ठाम् भूयिष्ठान्ते नम उक्तिम् ते नम उक्तिम् नम उक्तिम् ते नम उक्तिम् विधेम विधेम नम उक्तिम् ते नम उक्तिम् विधेम नम उक्तिम् विधेम विधेम नम उक्तिम् नम उक्तिम् विधेम उक्तिमिति नमः उक्तिम् विधेमेति विधेम गच्छ गच्छति वन्दिवम् गच्छ सुवस्वर्गच्छति वन्दिवम् गच्छ सुवः गच्छ पद पद सुवस्वः पद रूपेण रूपेण पद सुवस्वः पद रूपेण रूपेण रूपेण पद पद रूपेण भोगो रूपेण पद पद रूपेण वः रूपेण भोगो रूपेण रूपेण वो रूपगो रूपम् वो रूपेण रूपेण वो रूपम् रूपगो रूपम् वो वो रूपमभ्यभिरूपम् वो वो रूपमभि रूपमभ्यभिरूपगो रूपमभ्याभिरूपगो रूपमभ्याभ्यभ्यैम्येम्याभ्यभ्यैमीयसावयसैम्येमिवयसावयसैम्येमिवयसावयः विश्ववेदा विश्ववेदा वस्तुथस्तुथो वो विश्ववेदाः विश्ववेदा विश्ववेदावो वो विश्ववेदावि विश्ववेदावो वो विश्ववेदावि विश्ववेदावि विश्ववेदा विश्ववेदा विभजतु भजतु विश्ववेदा विश्ववेदा विभजतु विश्ववेदा इति विश्ववेदाः विभजतु भजतु विभजतु वरिष्ठे वरिष्ठे भजतु विभजतु वरिष्ठे भजतु वरिष्ठे वरिष्ठे भजतु भजतु वरिष्ठे अधिधि वरिष्ठे भजतु भजतु वरिष्ठे अधि वरिष्ठे अध्यधि वरिष्ठे वरिष्ठे अधिनाके नाके धि वरिष्ठे वरिष्ठे अधिनाके अधिनाके नाके धि अधिनाके नाके दत्ते त एतदेतत्ते अग्नेऽग्नेत एतदेतत्ते अग्ने अग्ने अग्ने ते अग्ने राधो राधो अग्ने ते ते अग्ने राधः अग्ने राधो राधो अग्ने अग्ने राध आराधो अग्ने अग्ने राध आराध आराधो राध ऐत्याराधो राध ऐति ेत्येति सोमच्युतगो सोमच्युतमेत्येति सोमच्युतम् तत्तत् सोमच्युतमेत्येति सोमच्युतम् तत् सोमच्युतम् तत्तत् सोमच्युतगो सोमच्युतम् तन्मित्रस्य मित्रस्य तत् सोमच्युतगो सोमच्युतम् तन्मित्रस्य सोमच्युतमिति सोमच्युतम् तन्मित्रस्य मित्रस्य तत्तन्मित्रस्य पथा पथा मित्रस्य तत्तन्मित्रस्य पथा मित्रस्य पथा पथा मित्रस्य पथा न जनय पथा मित्रस्य पथा न जनय पथा पथा न यर्तस्यर्तस्य नय पथा पथा न यर्तस्य यर्तस्यर्तस्य नयन यर्तस्य पथा पथर्तस्य नयन यर्तस्य पथा पथा पथर्तस्यर्तस्य पथा प्रप्रपथर्तस्यर्तस्य पथा प्रथा प्रप्रपथा पथा प्रेते दप्रपथा पथा प्रेत प्रेते दप्रप्रेत चन्द्रदक्षिणाश्चन्द्रदक्षिणा इदप्रप्रेत चन्द्रदक्षिणा चन्द्रदक्षिणाश्चन्द्रदक्षिणा इदेत चन्द्रदक्षिणा यज्ञस्य चन्द्रदक्षिणा इदेत चन्द्रदक्षिणा यज्ञस्य चन्द्रदक्षिणा यज्ञस्य यज्ञस्य चन्द्रदक्षिणाश्चन्द्रदक्षिणा यज्ञस्य पथा पथा यज्ञस्य चन्द्रदक्षिणाश्चन्द्रदक्षिणा यज्ञस्य पथा दक्षिणा इति चन्द्रदक्षिणा यज्ञस्य पथा पथा यज्ञस्य यज्ञस्य पथा सुविता सुविता पथा यज्ञस्य यज्ञस्य पथा सुविता सुविता सुविता पथा पथा सुविता नयन्तेर्नयन्ते सुविता पथा पथा सुविता नयन्ते नयन्ते सुविता सुविता नयन्तेर्ब्राह्मणम् ब्राह्मणम् नयन्ते सुविता सुविता नयन्तेर्ब्राह्मणम् नयन्तेर्ब्राह्मणम् ब्राह्मणम् नयन्तेर्नयन्तेर्ब्राह्मणमद्याद्य ब्राह्मणम् नयन्तेर्नयन्तेर्ब्राह्मणमद्या ब्राह्मणमद्याद्य ब्राह्मणम् ब्राह्मणमद्य राध्यासगो राध्यासमद्य ब्राह्मणम् ब्राह्मणमद्य राध्यासम् अद्य राध्यासगो राध्यासमद्याद्य राध्यासमृषमृषिगो राध्यासमद्याद्य राध्यासमृषिम् राध्यासमृषमृषिगो राध्यासगो राध्यासमृषिमारुषेयमारुषेयमृषिगो राध्यासगो राध्यासमृषिमारुषेयमृषिमारुषेयमृषिमृषिमारुषेयम् विद्रुमन्तम् विद्रुमन्तमारुषेयमृषिमृषिमारुषेयम् विद्रुमन्तम् आरुषेयम् विद्रुमन्तम् विद्रुमन्तमारुषेयमारुषेयम् विद्रु विद्रुमन्तम् वैद्रुमत्यम् वैद्रुमत्यम् विद्रुमन्तमारुषेयमारुषेयम् विद्रुमन्तम् वैद्रुमत्यम् विद्रुमन्तम् वैद्रुमत्यम् वैद्रुमत्यम् विद्रुमन्तम् विद्रुमन्तम् वैद्रुमत्यगो सुधातु दक्षिणगो सुधातु दक्षिणम् वैद्रुमत्यम् विद्रुमन्तम् विद्रुमन्तम् वैद्रुमत्यगो सुधातु दक्षिणम् विद्रुमन्तमिति विद्रुमन्तम् वैद्रुमत्यगो सुधातु दक्षिणगो सुधातु दक्षिणम् वैद्रुमत्यम् वैद्रुमत्यगो सुधातु दक्षिणम् विवि सुधातु दक्षिणम् वैद्रुमत्यम् वैद्रुमत्यगो सुधातु दक्षिणम् वि वैद्रुमत्यमिति वैद्रुमत्यम् सुधातु दक्षिणम् विवि सुधातु दक्षिणगो सुधातु दक्षिणम् विसुवस्सु वर्वि सुधातु दक्षिणगो सुधातु दक्षिणम् विसुवः सुधातु दक्षिणमिति सुधातु दक्षिणम् विसुवस्सु वर्वि विसुवः पश्य पश्य सुवर्वि विसुवः पश्य सुवः पश्य पश्य सुवस्सुवः पश्य विवि पश्य सुवस्सुवः पश्य वि पश्य विवि पश्य पश्य व्यन्तरिक्षमन्तरिक्षम् विपश्य पश्य व्यन्तरिक्षम् व्यन्तरिक्षमन्तरिक्षम् विव्यन्तरिक्षम् यदस्व यतस्वान्तरिक्षम् विव्यन्तरिक्षम् यतस्वान्तरिक्षम् यतस्व यतस्वान्तरिक्षमन्तरिक्षम् यतस्व सदस्यैः सदस्यैर्यतस्वान्तरिक्षमन्तरिक्षम् यतस्व सदस्यैः प्रजापतिर्निधिपतिर्नो अग्निरग्निर्नो निधिपतिर्निधिपतिर्नो अग्निः निधिपतिरिति निधि अग्निरग्निर्नो नो अग्निः अग्निरित्यग्निः स्वष्टा विष्णुर्विष्णुस्त्वष्टा त्वष्टा विष्णुः प्रजया प्रजया विष्णुस्त्वष्टा त्वष्टा विष्णुः प्रजया विष्णुः प्रजया प्रजया विष्णुर्विष्णुः प्रजया सगोरराणः सगोरराणः प्रजया विष्णुर्विष्णुः प्रजया सगोरराणः प्रजया सगोरराणः सगोरराणः प्रजया प्रजया सगोरराणो यजमानाय यजमानाय सगोरराणः प्रजया सगोरराणो यजमानाय प्रजयेति प्राजया सगोरराणो यजमानाय यजमानाय सगोरराणः सगोरराणो यजमानाय द्रविणम् द्रविणम् यजमानाय सगोरराणः सगोरराणो यजमानाय द्रविणम् सगोरराण इति सम् राणः यजमानाय द्रविणम् द्रविणम् यजमानाय यजमानाय द्रविणम् दधातु दधातु द्रविणम् यजमानाय यजमानाय द्रविणम् दधातु द्रविणम् दधातु दधातु द्रविणम् द्रविणम् दधातु धात्विति दधातु अस्मिन्द्रेन्द्र सगो समिन्द्रणो न इन्द्र सगो समिन्द्रणः इन्द्रणो न इन्द्रेन्द्रणो मनसा मनसा न इन्द्रेन्द्रणो मनसा मनसा मनसा नो नो मनसा नेषि नेषि मनसा नो नो मनसा नेषि मनसा नेषि नेषि मनसा मनसा नेषु गोभिर्गोभिर्नेषि मनसा मनसा नेषु गोभिः नेषि गोभिर्गोभिर्नेषि नेषि गोभिः सगो सङ्गोभिर्नेषि नेषि गोभिः सङ्गोभिः सगो सङ्गोभिर्गोभिः सगो सूरिभिः सूरिभिः सङ्गोभिर्गोभिः सगो सूरिभिः सगो सूरिभिः सूरिभिः सगो सगो सूरिभिर्मघवन् मघवन् सूरिभिः सगो सगो सूरिभिर्मघवन् सूरिभिर्मघवन् मघवन् सूरिभिः सूरिभिर्मघवन् सगोसमघवन् सूरिभिः सूरिभिर्मघवन् स्वम् सूरिभिरिति सूरिभिर्मघवन् सगोसमघवन् मघवन् सग्स्वस्त्या स्वस्त्या सम्मघवन् मघवन् सग्स्वस्त्या मघवन्निति मघवन् सग्स्वस्त्या स्वस्त्या सगुं सग्स्वस्त्या स्वस्त्येति स्वस्त्या ब्रह्मणा ब्रह्मणा सगुं सम्ब्रह्मणा देवकृतम् देवकृतम् ब्रह्मणा सगुं सम्ब्रह्मणा देवकृतम् ब्रह्मणा देवकृतम् देवकृतम् ब्रह्मणा ब्रह्मणा देवकृतम् यद्यद्देवकृतम् ब्रह्मणा ब्रह्मणा देवकृतम् यद् देवकृतम् यद्यद्देवकृतम् देवकृतम् यदस्ति अस्ति यद्देवकृतम् देवकृतम् यदस्ति देवकृतमिति देवकृतम् यदस्ति अस्ति यद्यदस्ति सेवाना सगो समस्ति यद्यदस्ति सन् अस्ति सगो समस्ति अस्ति सन्देवानाम् देवानागो समस्ति अस्ति सन्देवानाम् सन्देवानाम् देवानागो सगो सन्देवानागो सुमत्या सुमत्या देवानागो सगो सन्देवानागो सुमत्या देवानागो सुमत्या सुमत्या देवानाम् देवानागो सुमत्या यज्ञियानाम् यज्ञियानागो सुमत्या देवानाम् देवानागो सुमत्या यज्ञियानाम् सुमत्या यज्ञयानाज्ञयानागो सुमत्या सुमत्या यज्ञयानाम्येति सुमत्या यज्ञयानामिति यज्ञयानाम् सम्वर्चसा वर्चसासकुं सम्वर्चसा पयसा पयसा वर्चसासकुं सम्वर्चसा पयसा वर्चसा पयसा वर्चसा वर्चसा पयसासकुं सम्पयसा वर्चसा वर्चसा पयसासम् पयसासकुं सम्पयसा पयसा सन्तनोभिस्तनोभिः सम्पयसा पयसा सन्तनोभिः सन्तनोभिस्तनोभिः सगो सन्तनोभिरगन्मह्यगन्महितनोभिः सगो सन्तनोभिरगन्महि तनोभिरगन्मह्यगन्महि तनोभिस्तनोभिरगन्महि मनसा मनसा गन्महितनोभिस्तनोभिरगन्महि मनसा गन्महि मनसा मनसा गन्महश्चगन्महि मनसा सगो सम्मनसा गन्महश्चगन्महि मनसा सम् मनसा सगो सम्मनसा मनसा सगो शिवेन शिवेन सम्मनसा मनसा सगो शिवेन सगो शिवेन शिवेन सगो सगो शिवेन अष्टानो अत्रात्र न स्पष्टात्पष्टानो अत्रात्र नो नो अत्र वरिभो वरिभो अत्र नो नो अत्र वरिवः अत्र वरिभो वरिभो अत्रात्र वरिवः कृणोतु कृणोतु वरिभो अत्रात्र वरिवः कृणोतु वरिवः कृणोतु कृणोतु वरिभो वरिवः कृणोत्वन्वनु कृणोतु वरिभो वरिवः कृणोत्वनु कृणोत्वन्वनु कृणोतु कृणोत्वनु मार्ष्टु मार्ष्ट्वनु कृणोतु कृणोत्वनु मार्ष्टु अनु मार्ष्टु मार्ष्ट्वन्वनु मार्ष्टु तनुवस्तनुवो मार्ष्ट्वन्वनु मार्ष्टु तनुवः मार्ष्टु तनुवस्तनुवो मार्ष्टु मार्ष्टु तनुवो यद्यत्तनुवो मार्ष्टु मार्ष्टु तनुभोजतो तनुवो यद्यत्तनुवस्तनुवो यद्विलिष्टम् विलिष्टम् यत्तनुवस्तनुवो यद्विलिष्टम् यद्विलिष्टम् विलिष्टम् यद्यद्विलिष्टम् विलिष्टमिति विलिष्टम् प्रयति प्रयति त्वाद्याद्यत्वा प्रयति प्रयति प्रयति त्वा प्रयति यज्ञे यज्ञे प्रयति त्वा प्रयति यज्ञे यज्ञे यज्ञे प्रयति प्रयति यज्ञे अस्मिन्नस्मिन् यज्ञे प्रयति प्रयति यज्ञे अस्मिन् प्रयति यज्ञे अस्मिन्नस्मिन् यज्ञे यज्ञे अस्मिन्नग्ने यज्ञेऽस्मिन् यज्ञे यज्ञे अस्मिन्नग्ने अस्मिन्नग्नेऽग्ने अस्मिन्नस्मिन्नग्ने होतारकम् होतारमग्ने अस्मिन्नस्मिन्नग्ने होतारम् अग्ने होतारको होतारमग्ने अग्ने होतारमवृणीमह्यवृणीमहे होतारमग्ने अग्ने होतारमवृणीमहि होतारमवृणीमह्यवृणीमहे होतारको होतारमवृणीमहि हे हावृणीमहे होतारको होतारमवृणीमहि हावृणीमहि हे हावृणीमह्यवृणीमहि हा इहेतीहा अधगयाडयाडृधगृधगयाडृधगृधगयाडृधगृधगयाडृधगो यादृधगृधगयाडयाडृधगुतो तर्थगयाडयाडृधगुतागुतो तर्धगृभगुताशमिष्ठा अशमिष्ठा उतर्धगृभगुताशमिष्ठाशमिष्ठा अशमिष्ठा उदोदासमिष्ठाः प्रजानन् प्रजानन्नशमिष्ठा उदोदासमिष्ठाः प्रजानन् अशमिष्ठाः प्रजानन् प्रजानन्नशमिष्ठा अशमिष्ठाः प्रजानन यज्ञम् यज्ञम् प्रजानन्नशमिष्ठा अशमिष्ठाः प्रजानन यज्ञम् प्रजानन यज्ञम् यज्ञम् प्रजानन् प्रजानन यज्ञमुपोपयज्ञम् प्रजानन् प्रजानन यज्ञमुप जानन्निति प्राजानन् यज्ञमुपोपयज्ञम् यज्ञमुपयाहि याह्युपयज्ञम् यज्ञमुपयाहि उपयाहि याह्युपोपयाहि विद्वान् विद्वान् याह्युपोपयाहि विद्वान् याहि विद्वान् विद्वान् याहि याहि विद्वान् विद्वानिति विद्वान् स्वगावो स्वगा स्वगावो देवा देवा स्वगा स्वगावो देवा स्वगेति स्वगा वो देवा देवा वो देवा सदनगो सदनं देवा वो देवा सदनं देवा सदनगो सदनं देवा देवा सदनम कर्म कर्म सदनं देवा देवा सदनम कर्म सदनम कर्म कर्म सदनगो सदनम कर्म ये ये अकर्म सदनगो सदनम कर्म ये अकर्म ये ये अकर्म कर्म य आ जग्मा जग्म ये अकर्म कर्म य आ जग्मा य आ जग्मा जग्म ये य आ जग्म सवना सवना जग्म ये य आ जग्म सवना आ जग्म सवना सवना जग्म जग्म सवनेदमिदगो सवना जग्म जग्म सवनेदम् सवनेदमिदगो सवना सवनेदम् जुषाणा जुषाणा इदगो सवना सवनेदम् जुषाणा जुषाणा जुषाणाश्च जप विवागुंसः पपिवागुंसश्च विश्वे विश्वे चप विवागुंसः पपिवागुंसश्च विश्वे विश्वे विश्वे तद विश्वेऽस्मे अस्मे विश्वे तद विश्वेऽस्मे विश्वेऽस्मे अस्मे विश्वे विश्वेऽस्मे धत्त धत्तास्मे विश्वे विश्वेऽस्मे धत्ता धत्त धत्तास्मे अस्मे धत्त वसवो वसवो धत्तास्मे अस्मे धत्त वसवः अस्मे इत्यस्मे धत्त वसवो वसवो धत्त धत्त वसवो वसूनि वसूनि वसवो धत्त धत्त वसवो वसूनि वसवो वसूनि वसूनि वसवो वसवो वसूनि वसूनीति वसूनि यानायान् यानावहोवः आयान् यानावहः आवहोवः आवः उषत उषतो वः आवः उषतः आवः उषत उषतो बहोवः उषतो देवदेवोषतो बहोवः उषतो देवा उषतो देवदेवोषत उषतो देवदेवान् देवान् देवोषत उषतो देवदेवान् देवदेवान् देवान् देवदेवदेवान्तागुस्तान् देवान् देवदेवदेवान्ता देवान्तागुस्तान् देवान् देवान्तान् प्रप्रदान् देवान् देवान्तान् प्रप्रदागुस्तान् प्रेरयेरय प्रदागुस्तान् प्रेरया प्रेरयेरय प्रप्रेरयस्वे स्व ईरय प्रप्रेरयस्वे ईरयस्वे स्व ईरयेरयस्वे अग्ने अग्ने स्व ईरयेरयस्वे अग्ने अग्ने अग्ने स्वे स्वे अग्ने सधस्थे सधस्थे अग्ने स्वे स्वे अग्ने सधस्थे अग्ने सधस्थे सधस्थे अग्ने अग्ने सधस्थे सधस्थ इति सधास्थे वहमाना भरमाना भरमाना वहमाना वहमाना भरमाना हवीगुंषि हवीगुंषि भरमाना वहमाना वहमाना भरमाना हवीगुंषि भरमाणा हवीगुंषि हवीगुंषि भरमाणा भरमाणा हवीगुंषि वसुं वसुगो हवीगुंषि भरमाणा भरमाणा हवीगुंषि वसुं हवीगुंषि वसुं वसुगो हवीगुंषि हवीगुंषि वसुं धर्मं धर्मं वसुगो हवीगुंषि हवीगुंषि वसुं धर्मं वसुं धर्मं धर्मं वसुं वसुं धर्मं दिवं दिवं धर्मं वसुं वसुं धर्मं दिवं धर्मं दिवं दिवं धर्मं धर्मं दिवमादिवं धर्मं धर्मं दिवमा दिवमादिवं दिवमातिष्ठत तिष्ठतादिवं दिवमातिष्ठता तिष्ठदतिष्ठदानुष्ठदानवरतिष्ठदतिष्ठदानो यज्ञयज्ञं यज्ञं यज्ञयज्ञं यज्ञं गच्छ गच्छ यज्ञं यज्ञयज्ञं यज्ञं गच्छ यज्ञं गच्छ गच्छ यज्ञं यज्ञं गच्छ यज्ञपतिं यज्ञपतिं गच्छ यज्ञं यज्ञपतिं गच्छ गच्छ यज्ञपतिं गच्छ गच्छ यज्ञपतिं गच्छ यज्ञपतिं गच्छ गच्छ यज्ञपतिं यज्ञपतिं गच्छ स्वाहा स्वाहा गच्छ यज्ञपतिं यज्ञपतिं गच्छ स्वाहा यज्ञपतिमिति यज्ञपतिं गच्छ स्वाहा स्वाहा गच्छ गच्छ प्रतिधातवे करकः प्रतिधातवे पादा पादा प्रतिधातवे करः प्रतिधातवे करकः प्रतिधातवे प्रतिधातवे करुतो ताकः प्रतिधातवे प्रतिधातवे करुता प्रतिधातव इति प्रतिधातवे करुतो ताकरकरुतापवक्तापवक्तो ताकरकरुतापवक्तापवक्तापवक्तो तोतापवक्ता हृदया विधोपवक्तो तोतापवक्ता हृदया विधः वक्ता हृदया विधोपवक्तोपवक्ता हृदया विधश्चित् हृदया विधोपवक्तापवक्ता हृदया विधश्चित् वक्तेत्यपवक्ता विधश्चित् हृदया विदो हृदया विधश्चित् हृदया विध इति हृदया विधः चिदिति चित् शतन्ते ते शतको शतन्ते राजन् राजन्ते शतको शतन्ते राजन् ते राजन् राजन्ते ते राजन् भिषजो भिषजो राजन् ते राजन् भिषजः राजन् भिषजो भिषजो राजन् राजन् भिषजः सहस्रगो सहस्रम् भिषजो राजन् राजन् भिषजः सहस्रम् भिषजः सहस्रगो सहस्रम् भिषजो भिषजः सहस्रम् भिषजो भिषजः सहस्रमुर्वी सहस्रमुर्वीर्वे सहस्रगो सहस्रमुर्वी गम्भीरा गम्भीरोर्वे सहस्रगो सहस्रमुर्वी गम्भीरा गम्भीरा गम्भीरोर्व्युर्वे गम्भीरा सुमतिस्सुमतिर्गम्भीरोर्व्युर्वे गम्भीरा सुमतिः गम्भीरा सुमतिस्सुमतिर्गम्भीरा गम्भीरा सुमतिष्ठे ते सुमतिर्गम्भीरा गम्भीरा सुमतिष्ठे सुमतिष्ठे अस्त्वस्तु ते सुमतिस्सुमतिष्ठे अस्तु सुमतिरिति सुमतिः अस्त्वस्तु ते ते अस्तु अस्त्वित्यस्तु बाधस्वद्वेषो द्वेषो बाधस्व बाधस्वद्वेषो निरृतिं निरृतिं द्वेषो बाधस्व बाधस्वद्वेषो निरृतिं द्वेषो निरृतिं निरृतिं द्वेषो द्वेषो निरृतिं पराचैः पराचैर्निरृतिं द्वेषो द्वेषो निरृतिं पराचैः निरृतिं पराचैः पराचैर्निरृतिं निरृतिं पराचैः कृतं कृतं पराचैर्निरृतिं निरृतिं पराचैः कृतं निररतिमिति निः कृतिं पराचैः कृतं कृतं पराचैः पराचैः कृतं चिच्चित् कृतं पराचैः पराचैः कृतं चित् कृतञ्चिच्चित् कृतं कृतञ्चिदेन एनश्चित् कृतं कृतञ्चिदेन एनश्चिच्चिदेन प्रप्रैनश्चिच्चिदेन प्रेनः प्रप्रैन एनः प्रममुग्धि मुग्धि प्रैन एनः प्रममुग्धि मममुग्धि मुग्धि प्रममुग्ध्यस्मदस्मन्मुग्धि प्रममुग्ध्यस्मदोमुग्ध्यस्मदस्मन्मुग्ध्यममुग्ध्यस्मदो अस्मदित्यस्मदोऽभिष्ठितो वरुणस्याभिष्ठितोऽभिष्ठितो वरुणस्य पाशः पाशो वरुणस्याभिष्ठितोऽभिष्ठितो वरुणस्य पाशः अभिष्ठित इत्यभिस्थितः वरुणस्य पाशः पाशो वरुणस्य वरुणस्य पाशोऽग्नेरग्नेः पाशो वरुणस्य वरुणस्य पाशोऽग्नेः पाशोऽग्नेरग्नेः पाशः पाशोऽग्नेरनीकमनीकमग्नेः पाशः पाशोऽग्नेरनीकम् अग्नेरनीकमनीकमग्नेरग्नेरनीकमपोऽपोऽनीकमग्नेरग्नेरनीकमपः अनीकमपोऽपोऽनीकमनीकमपोऽनीकमपः आविवेश विवेशापोप आविवेश आविवेश विवेशाविवेशेति विवेश पान्नपात्प्रतिरक्षन्न सूर्यमसूर्यं प्रतिरक्षन्न पान्नपात् प्रतिरक्षन्न सूर्यं प्रतिरक्षन्न सूर्यमसूर्यं प्रतिरक्षन् प्रतिरक्षन्न सूर्यं दमे दमे दमे दमे सूर्यं प्रतिरक्षन् प्रतिरक्षन्न सूर्यं दमे दमे प्रतिरक्षन्निति प्रतिरक्षन् सूर्यं दमे दमे दमे दमे सूर्यमसूर्यं दमे दमे समिधगो समिधं दमे दमे सूर्यमसूर्यं दमे दमे समिधम् दमे दमे समिधगो समिधं दमे दमे दमे दमे समिधं यक्षि यक्षि समिधं दमे दमे दमे दमे समिधं यक्षि समिधं यक्षि यक्षि समिधगो समिधं यक्ष्यग्ने अग्ने यक्षि समिधगो समिधं यक्ष्यग्ने यक्ष्यग्ने अग्ने यक्षि यक्ष्यग्ने इत्यग्ने प्रतिदेते प्रति प्रतिदे जिह्वा जिह्वा ते प्रति प्रतिदे जिह्वा जिह्वा ते ते जिह्वा घृतं घृतं जिह्वा ते ते जिह्वा घृतं जिह्वा घृतं घृतं जिह्वा जिह्वा घृतमुदुद्घृतं जिह्वा जिह्वा घृतमुत घृतमुद्घृतं घृतमुच्चरण्ये चरण्ये दुद्घृतं समुद्रे समुद्रे चरण्ये दुदुच्चरण्ये समुद्रे समुद्रे समुद्रे चरण्ये चरण्ये समुद्रे ते ते समुद्रे चरण्ये चरण्ये समुद्रे ते समुद्रे ते ते समुद्रे समुद्रे ते हृदयगो हृदयन्ते समुद्रे समुद्रे ते हृदयम् हृदयगो हृदयन्ते ते हृदयमप्स्वप्सु हृदयन्ते ते हृदयमप्स्वप्सु हृदयगो हृदयमप्स्वन्दरन्तरप्सु हृदयगो हृदयमप्स्वन्दः अप्स्वन्दरन्तरप्स्वापोऽसो अन्तरित्यन्तः त्वासगो सन्त्वा विशन्तु विशन्तु त्वासगो सन्त्वा विशन्तु विशन्तु विशन्तु त्वाविशन्तोषधीरोषधीर्विशन्तु त्वाविशन्तोषधीरोषधीर्विशन्तु विशन्तोषधीरुतौषधीर्विशन्तु विशन्तोषधीरुता औषधीरुतौषधीरोषधीरुता ताप आप उतोषधीरोषधीरुतापः ताप आप उतो तापो यज्ञस्य यज्ञस्याप उतो तापो यज्ञस्य आपो यज्ञस्य यज्ञस्याप आपो यज्ञस्य त्वात्वा यज्ञस्याप आपो यज्ञस्य यज्ञस्य त्वात्वा यज्ञस्य यज्ञस्य त्वा यज्ञपते यज्ञपते त्वा यज्ञस्य यज्ञस्य त्वा यज्ञपते यज्ञपते यज्ञपते त्वात्वा यज्ञपते हविर्भिर्हविर्भिर्यज्ञपते त्वात्वा यज्ञपते हविर्भिः यज्ञपते हविर्भिर् हविर्भिर्यज्ञपते यज्ञपते हविर्भिः यज्ञपत इति यज्ञापते हविर्भिरिति हविः सूक्तवाकेन मो वाक्येन मो वाके सूक्तवाके सूक्तवाकेन मो वाके विधेम विधेम नमो वाके सूक्तवाके सूक्तवाकेन मो वाके विधेम सूक्तवाक इति सूक्ता वाके नमो वाके विधेम विधेम नमो वाके नमो वाके विधेमावभृथावभृथ विधेम नमो वाके नमो वाके विधेमावभृथा नमो वाक इति नमः वाके विधेमावभृथावभृथ विधेम विधेमावभृथ निचङ्कुण निचङ्कुणावभृथ विधेम विधेमावभृथ निचङ्कुणावभृथ निचङ्कुण निचङ्कुणावभृथावभृथ निचङ्कुण निचेरुर्निचेरुर्निचङ्कुणावभृथावभृथ निचङ्कुण निचेरुः अवभृथेत्यवभृता निचङ्कुण निचेरुर्निचेरुर्निचङ्कुण निचङ्कुण निचेरुरस्यसि निचेरुर्निचङ्कुण निचङ्कुण निचेरुरसि चङ्कुणेति निचङ्कुणा चेरुरस्यसि निचेरुर्निचेरुरसि निचङ्कुण निचङ्कुणसि निचेरुर्निचेरुरसि निचङ्कुणा चेरुरिति निचेरुः निचङ्कुण निचङ्कुणास्यसि निचङ्कुणावाव निचङ्कुणास्यसि निचङ्कुणावाङ्कुणावाव निचङ्कुण निचङ्कुणाव देवैर्देवैरव निचङ्कुण निचङ्कुणाव देवै निचङ्कुणेति निचङ्कुणाव देवैर्देवैरवाव देवैर्देवकृतं देवकृतं देवैरवाव देवैर्देवकृतं देवैर्देवकृतं देवकृतं देवैर्देवैर्देवकृतमेन एनो देवैर्देवैर्देवकृतमेनः देवकृतमेन एनो देवकृतं देवकृतमेनो याडयाडेनो देवकृतं देवकृतमेनो या देवकृतमिति देवाकृतम् एनो याडयाडेन एनो याडवाव याडेन एनो याडव याडवाव याडयाडवमर्त्यैर्मर्त्यैरव याडयाडवमर्त्यैः मर्त्यैर्मर्त्यैरवावमर्त्यैर्मर्त्यकृतं मर्त्यकृतं मर्त्यैरवावमर्त्यैर्मर्त्यकृतं मर्त्यैर्मर्त्यकृतं मर्त्यकृतं मर्त्यैर्मर्त्यैर्मर्त्यकृतमुरोर्मर्त्यकृतं मर्त्यैर्मर्त्यैर्मर्त्यकृतमुरोः मर्त्यकृतमुरोरुरोर्मर्त्यकृतं मर्त्यकृतमुरोरोर्मर्त्यकृतं मर्त्यकृतमिति मर्त्याकृतम् रोरोरोरोरानो न ओरोरुरोरानः आनो न आनो देवदेव न आनो देव नो देवदेव नो नो देव ऋषो ऋषो देव नो नो देव ऋषः देव ऋषो ऋषो देवदेव ऋषस्पाहि बाहि ऋषो देवदेव ऋषस्पाहि ऋषस्पाहि बाहि ऋषो ऋषस्पाहि सुमित्राः सुमित्राः पाहि ऋषो ऋषस्पाहि सुमित्राः पाहि सुमित्राः सुमित्राः पाहि बाहि सुमित्रानो न सुमित्राः पाहि बाहि सुमित्रानः सुमित्रानो न सुमित्राः सुमित्रान आप आपो न सुमित्राः सुमित्रान आपः सुमित्रा इति सुमित्रा आप आपो नो न आप ओषधय ओषधय आपो नो न आप ओषधयः ओषधय ओषधय आप आप ओषधयः सन्तु सन्तोषधय आप आप ओषधयः सन्तु ओषधयः सन्तु सन्तोषधय ओषधयः सन्तु दुर्मित्रा दुर्मित्राः सन्तोषधय ओषधयः सन्तु दुर्मित्राः दुर्मित्रा दुर्मित्राः सन्तु सन्तु दुर्मित्रास्तस्मै तस्मै दुर्मित्राः सन्तु सन्तु दुर्मित्रास्तस्मै दुर्मित्रास्तस्मै तस्मै दुर्मित्रा दुर्मित्रास्तस्मै भूयासु भूयासुस्तस्मै दुर्मित्रा दुर्मित्रास्तस्मै भूयासुः दुर्मित्रा इति दुः मित्रास्मै भूयासु भूयासुस्तस्मै तस्मै भूयासुर्यो यो भूयासुस्तस्मै तस्मै भूयासुर्यः भूयासुर्यो यो भूयासुर्भूयासुर्योऽस्मानस्मान् यो भूयासुर्भूयासुर्योऽस्मान् योऽस्मानस्मान् यो योऽस्मान्द्वेष्टिद्वेष्ट्यस्मान् यो योऽस्मान्द्वेष्टि ्यस्मानस्मान्वेष्टियञ्ञन्वेष्ट्यस्मानस्मान्वेष्टियम् वेष्टियञ्ञन्वेष्टिद्वेष्टयञ्च वयञ्च यञ्ञञ्च वयम् वयञ्च च वयम् विष्मो द्विष्मो वयञ्च च वयम् विष्मः वयम् विष्मोद्विष्मो वयम् वयम् विष्मो देवीर्देवीर्द्विष्मो वयम् वयम् विष्मो देवीः विष्मो देवीर्देवीर्द्विष्मो द्विष्मो देवी राव आपो देवीर्द्विष्मो द्विष्मो देवी रावः देवी राप आपो देवीर्देवी राप एष आपो देवीर्देवी राप एषः आप एष आप एषवोव एष आप एषवः एषवोव एष वो गर्भो गर्भोव एष वो गर्भः गर्भो गर्भो वो वो गर्भस्तन्तम् गर्भो वो वो गर्भस्तम् गर्भस्तन्तम् गर्भो गर्भस्तम् वो वस्तम् गर्भो गर्भस्तम् वः वो वस्तन्तम् वस्सुप्रीतगो सुप्रीतम् वस्तन्तम् वस्सुप्रीतम् वस्सुप्रीतगो सुप्रीतम् वो वस्सुप्रीतगो सुभृतगो सुभृतगो सुप्रीतम् वो वस्सुप्रीतगो सुभृतम् सुप्रीतगो सुभृतगो सुभृतगो सुप्रीतगो सुप्रीतगो सुभृतम कर्म कर्म सुभृतगो सुप्रीतगो सुप्रीतगो सुभृतम कर्म सुप्रीतमिति सुप्रीतम् सुभृतम कर्म कर्म सुभृतगो सुभृतम कर्म देवेषु देवेश्वकर्म सुभृतगो सुभृतम कर्म देवेषु सुभृतमिति सुभृतम् अकर्म देवेषु देवेश्वकर्म कर्म देवेषु नो नो देवेश्वकर्म कर्म देवेषु नः देवेषु नो नो देवेषु देवेषु नो सुकृतः नो देवेषु देवेषु नः सुकृतः सुकृतः सुकृतो नो नः सुकृतो ब्रूतात् ब्रूतात् सुकृतो नो नः सुकृतो ब्रूतात् सुकृतो ब्रूतात् ब्रूतात् सुकृतः सुकृतो ब्रूतात् प्रतियुतः प्रतियुतो ब्रूतात् सुकृतः सुकृतो ब्रूतात् प्रतियुतः ब्रूत इति सुकृतः ब्रूतात् प्रतियुतः प्रतियुतो ब्रूतात् ब्रूतात् प्रतियुतो वरुणस्य वरुणस्य प्रतियुतो ब्रूतात् ब्रूतात् प्रतियुतो वरुणस्य प्रतियुतो वरुणस्य वरुणस्य प्रतियुतः प्रतियुतो वरुणस्य पाशः पाशो वरुणस्य प्रतियुतः प्रतियुतो वरुणस्य पाशः प्रतियुत इति प्रतियुतः वरुणस्य पाशः पाशो वरुणस्य वरुणस्य पाशः प्रत्यस्तः प्रत्यस्तः पाशो वरुणस्य वरुणस्य पाशः प्रत्यस्तः पाशः प्रत्यस्तः प्रत्यस्तः पाशः पाशः प्रत्यस्तो वरुणस्य वरुणस्य प्रत्यस्तः पाशः पाशः प्रत्यस्तो वरुणस्य प्रत्यस्तो वरुणस्य वरुणस्य प्रत्यस्तः प्रत्यस्तो वरुणस्य पाशः पाशो वरुणस्य प्रत्यस्तः प्रत्यस्तो वरुणस्य पाशः प्रत्यस्त इति प्रतिस्तः वरुणस्य पाशः पाशो वरुणस्य वरुणस्य पाश एध एधः पाशो वरुणस्य वरुणस्य पाश एधः पाश एध एधः पाशः पाश एधोऽस्येधः पाशः पाश एधोऽसि एधोऽस्येध ेधिषीमह्येधिषीमह्यस्येधिषीमह्येधिषीमह्यस्येधिषीमहि समितेधिषीमह्यस्येधिषीमहि समित एधिषीमहि समित् समितेधिषीमह्येधिषीमहि समित् समितेधिषीमह्येधिषीमहि समित् समितस्य तेजस्तेजोऽसि समित् समितसि तेजः तेजोऽस्य तेजोऽस्य तेजोऽसि तेजस्तेजोऽसि तेजस्तेजोऽसि तेजस्तेजोऽसि तेजः तेजस्तेजो ओस्यसि तेजो मजि मजि तेजो ओस्यसि तेजो मजि तेजो मजि मजि तेजस्तेजो मजि धेहि धेहि मजि तेजस्तेजो मजि धेहि मजि धेहि धेहि मजि मजि धेह्यपोपो धेहि मजि मजि धेह्यपः धेह्यपोपो धेहि धेह्यपो अन्वन्वपो धेहि धेह्यपो अनु अपो अन्वन्वपोपो अन्वचारि शमचारि शमन्वपोपो अन्वचारि शम् अन्वचारि शमचारि शमन्वन्वचारि शकोरसे आगममगममागमन्तमगममागमन्तम् अगमन्तन्तमगममगमन्तम् मा मातन्तम् मासगोंसम् मातन्तम् मासम् मासगोंसम् मा सृज सृज सगों सगों सृज वर्चसा वर्चसा सृज सगों सगों सृज वर्चसा वर्चसा वर्चसा सृज सृज वर्चसा वर्चसेति वर्चसा मर्त्यो जोहवीमि जोहवीमि मर्त्यो अमर्त्यम् अमर्त्यम् मर्त्यो जोहवीमि यो जोहवीमि जोहवीमि मर्त्यो मर्त्यो जोहवीमि जोहवीमि जोहवीमि जातवेदो यशो यशो जातवेदो जातवेदो यशो अस्मास्वस्मासु यशो जातवेदो जातवेदो यशो अस्मासु जातवेद वेद इति जाता वेदः यशो अस्मासु अस्मासु यशो यशो अस्मासु देहि देह्यस्मासु यशो यशो अस्मासु देहि अस्मासु देहि देह्यस्मास्वस्मासु देहि प्रजाभिः प्रजाभिर्देह्यस्मास्वस्मासु देहि प्रजाभिः देहि प्रजाभिः प्रजाभिर्देहि देहि प्रजाभिरग्ने अग्ने प्रजाभिर्देहि देहि प्रजाभिरग्ने प्रजाभिरग्ने अग्ने प्रजाभिः प्रजाभिरग्ने अमृतमग्ने प्रजाभिः प्रजाभिरग्ने अमृतत्वम् प्रजाभिरिति प्राजाभिः अग्ने अमृतत्वम् अमृतत्वमग्ने अग्ने अमृतत्वमश्यामश्यामृतत्वमग्ने अग्ने अमृतत्वमश्यामृतत्वमश्यामश्यामृतत्वमृतत्वमश्यामृतत्वमित्यमृतात्वम् यस्मै यस्मै त्वगो सुकृते सुकृते सुकृते त्वं त्वगो सुकृते जातवेदो जातवेदः सुकृते त्वं त्वगो सुकृते जातवेदः सुकृते जातवेदो जातवेदः सुकृते सुकृते जातवेद उव जातवेदः सुकृते सुकृते जातवेद उकृत इति सुकृते जातवेद उव जातवेदो जातवेद उलोकं लोकमु जातवेदो जातवेद उलोकं जातवेद इति जाता वेदः लोकं लोकमुपलोकमग्ने अग्ने लोकमुपलोकमग्ने लोकमग्ने अग्ने लोकं लोकमग्ने कृणवः कृणवो अग्ने लोकं लोकमग्ने कृणवः अग्ने कृणवः कृणवो अग्ने अग्ने कृणवस्योनग्नस्योनं कृणवो अग्ने अग्ने कृणवस्योनम् कृणवस्योनग्नस्योनं कृणव कृणवस्योनम् स्योनमिति स्योनम् अश्विनगुंसो अश्विनमश्विनगुंसपुत्रिणम् पुत्रिणगुंसो अश्विनमश्विनगुंसपुत्रिणम् सपुत्रिणम् पुत्रिणगुंस सपुत्रिणम् वीरवन्तम् वीरवन्तम् पुत्रिणगुंस सपुत्रिणम् वीरवन्तम् पुत्रिणम् वीरवन्तम् वीरवन्तम् पुत्रिणम् पुत्रिणम् वीरवन्तम् गोमन्तम् गोमन्तम् वीरवन्तम् पुत्रिणम् पुत्रिणम् वीरवन्तम् गोमन्तम् वीरवन्तम् गोमन्तम् गोमन्तम् वीरवन्तम् वीरवन्तम् गोमन्तगौ रजगौ रजिम् गोमन्तम् वीरवन्तम् वीरवन्तम् गोमन्तगौ रजिम् वीरवन्तमिति वीरवन्तम् गोमन्तगौ रजगौ रजिम् गोमन्तम् गोमन्तगौ रजन्न सते न सते रजिम् गोमन्तम् गोमन्तगौ रजन्न सते गोमन्तमिति गोमन्तम् रजन्न सते रसते रजगौ रजन्न सते स्वस्ति स्वस्ति न सते रजगौ रजन्न सते स्वस्ति नशते स्वस्ति स्वस्ति नशते नशते स्वस्ति स्वस्तीति स्वस्ति त्वेषु सुत्वे त्वे सुपुत्र पुत्र सुत्वे त्वे सुपुत्र सुपुत्र पुत्र सुसुपुत्र शवसः शवसः पुत्र सुसुपुत्र शवसः शवसः पुत्र पुत्र शवसो वृत्रन्न वृत्रम् शवसः पुत्र पुत्र शवसो वृत्रन् शवसो वृत्रन्न वृत्रम् शवसः शवसो वृत्रम् कामकातयः कामकातयो वृत्रम् शवसः शवसो वृत्रम् कामकातयः वृत्रम् कामकातयः कामकातयो वृत्रन्न वृत्रम् कामकातयः कामकातय इति कामकातयः त्वान् त्वान्न त्वामिन्द्रेन्द्र त्वान्न त्वामिन्द्र त्वामिन्द्रेन्द्र त्वान् त्वामिन्द्रार्तिनीन्द्र त्वान् त्वामिन्द्राति ्रातिरिच्यते रिच्यते अतीन्द्रेन्द्रातिरिच्यते रिच्यते रिच्यते अत्यतिरिच्यते इति रिच्यते उक्थे सोम सोम उक्थ उक्थ उक्थ उक्थे सोम इन्द्रमिन्द्रको सोम उक्थ उक्थ उक्थ उक्थे सोम इन्द्रम् उक्थ उक्थ इत्युक्थे उक्थे सोम इन्द्रमिन्द्रको सोम सोम इन्द्रम् ममाद ममादेन्द्रको सोम सोम इन्द्रम् ममाद इन्द्रम् ममाद ममादेन्द्रमिन्द्रम् ममाद नीचे नीचे नीचे नीचे ममादेन्द्रमिन्द्रम् ममाद नीथे नीथे ममाद नीथे नीथे नीथे नीथे ममाद ममाद नीथे नीथे मघवानम् मघवानम् नीथे नीथे ममाद ममाद नीथे नीथे मघवानम् नीथे नीथे मघवानम् मघवानम् नीथे नीथे नीथे नीथे मघवानगो सुतासः सुतासो मघवानम् नीथे नीथे नीथे नीथे मघवानगो सुतासः नीथे नीथ इति नीथे नीथे मघवानगो सुतासः सुतासो मघवानम् मघवानगो सुतासः मघवानमिति मघवानम् सुतास इति सुतासः ीगो सबाध सबाध ईयद्यदीगो सबाधः ईगो सबाध सबाध ईमेगो सबाध पितरम् पितरगो सबाध ईमेगो सबाध पितरम् सबाध पितरम् पितरगो सबाध सबाध पितरन्न पितरगो सबाध सबाध पितरन्न सबाध इति सा बाधः पितरन्न पितरम् पितरन्न पुत्रा पुत्रान पितरम् पितरन्न पुत्राः पुत्रान पुत्राः समानदक्ष दक्षाः समानदक्षाः पुत्रा नन पुत्राः समानदक्षाः अग्ने वाजसातमं विप्रा विप्रा वाजसात सातममग्ने अग्ने वाजसातमं विप्राः वाजसातमं विप्रा विप्रा वाजसातमं वाजसातमं विप्रा वर्धन्ति वर्धन्ति विप्रा वाजसातमं वाजसातमं विप्रा वर्धन्ति वाजसातममिति वाजसातमं विप्रा वर्धन्ति वर्धन्ति विप्रा विप्रा वर्धन्ति सुष्टुतकं सुष्टुतं वर्धन्ति विप्रा विप्रा वर्धन्ति सुष्टुतं वर्धन्ति सुष्टुतकं सुष्टुतं वर्धन्ति वर्धन्ति सुष्टुतं सुष्टुतमिति सुष्टुतं सनो नस्स सनो रास्व रास्व नस्स सनो रास्व नो रास्व रास्व नो नो रास्व सुवीर्यगं सुवीर्यगं रास्व नो नो रास्व सुवीर्यं रास्व सुवीर्यगं सुवीर्यगं रास्व रास्व सुवीर्यं सुवीर्यमिति सुवीर्यम् अयन्नो नोऽयमयन्नो अग्निरग्निर्नोऽयमयन्नो अग्निः अग्निरग्निर्नो नो अग्निर्वरिवो वरिवो अग्नो नो अग्निर्वरिवः अग्निर्वरिवो वरिवो अग्निर्वरिवकृणोदृणोदवरिवो अग्निरग्निर्वरिवकृणोदु वरिवकृणोदृणोदवरिवो वरिवकृणोत्मयमयं कृणोति वरिवो वरिवकृणोत्मयं कृणोत्मयमयं कृणोदृणोत्मयं कृणोदृणोत्मयं मृधः अयं मृधो मृधोऽयमयं मृधः पुरः पुरो मृधोऽयमयं मृधः पुरः मृधः पुरः पुरो मृधो मृधः पुर एत्रेतु पुरो मृधो मृधः पुर एतु एत्रेतु पुरः पुर एतु प्रभिन्दन् प्रभिन्दन्नेतु पुरः पुर एतु प्रभिन्दन् एतु प्रभिन्दन् प्रभिन्दन्नेत्वेतु प्रभिन्दन् प्रभिन्दन्निति प्रभिन्दन् अयगुं शत्रून् शत्रूनयमयगुं शत्रून् जयतु जयतु शत्रूनयमयगुं शत्रून् जयतु शत्रून् जयतु जयतु शत्रून् शत्रून् जगतु जरहृषाणो जरहृषाणो जगतु शत्रून् शत्रून् जगतु जरहृषाणः जयतु जरहृषाणो जरहृषाणो जयतु जयतु जरहृषाणो यमयं जरहृषाणो जयतु जयतु जरहृषाणोऽयं जरहृषाणो यमयं जरहृषाणो जरहृषाणोऽयं वाजं वाजमयं जरहृषाणो जरहृषाणोऽयं वाजम् अयं वाजं वाजमयमयं वाजं जयतु जयतु वाजमयमयं वाजं जयतु वाजं जयतु जयतु वाजं वाजं जयतु वाजसातौ वाजसातौ जयतु वाजं वाजं जयतु वाजसातौ जयतु वाजसातौ वाजसातौ जयतु जयतु वाजसातौ वाजसाताविति वाजसातौ अग्निरग्निरग्निरग्निरग्निस्सगुंसमग्निरग्निरग्निरग्निस्सम् युवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवाजुवा इति हव्यापाणुह्वास्य इति जुहुआस्यागोहि त्वन्त्वग्नुह्यग्ने अग्नेः त्वन्त्वग्नुह्यग्ने अग्ने अग्नेः ह्यग्ने अग्निनाग्निना अग्नेः ह्यग्ने अग्निना अग्ने अग्निनाग्निना अग्ने अग्ने अग्निना विप्रो विप्रो अग्निनाग्ने अग्ने अग्निना विप्रः अग्निना विप्रो विप्रो अग्निनाग्निना विप्र विप्रेण विप्रेण विप्रो अग्निनाग्निना विप्रो विप्रेण विप्रो विप्रेण विप्रेण विप्रो विप्रो विप्रेण सन् सन विप्रेण विप्रो विप्रो विप्रेण सन् विप्रेण सन् सन विप्रेण विप्रेण सन् सदा सदा सन विप्रेण विप्रेण सन् सदा सदा सदा सन् सन् सदा सदेति सदा सख्या सख्या सखा सखा सख्या समिध्यसे समिध्यसे सख्या सखा सखा सख्या समिध्यसे सख्या समिध्यसे समिध्यसे सख्या सख्या समिध्यसे समिध्यस इति सम् इध्यसे उदग्ने अग्न उदग्ने शुचयः शुचयो अग्न उदग्ने शुचयः अग्ने शुचयः शुचयो अग्ने अग्ने शुचयस्तव तव शुचयो अग्ने अग्ने शुचयस्तव शुचयस्तव तव शुचयः शुचयस्तव विवितव शुचयः शुचयस्तव वितव विवितव तव विज्योतिषा ज्योतिषा वितव तव विज्योतिषा ज्योतिषा ज्योतिषा विविज्योतिषा ज्योतिषेति ज्योतिषा अस्मै यजुर्वेद तैत्तिरीयशाखायाम् प्रथमकाण्डे चतुर्थप्रश्नस्य घनपाराजनः समाप्तः।